कृष्णयजुर्वेदतैत्तिरीयशाखायाम् प्रथमकाण्डे द्वितीयप्रपाठकस्य घनपारायणप्रारम्भः। उन्दन्तु जीवसे जीवस उन्दन्त्वा पाप उन्दन्तु जीवसे जीवसे जीवस उन्दन्तोन्दन्तु जीवसे दीर्घायुत्वाय दीर्घायुत्वाय जीवस उन्दन्तोन्दन्तु जीवसे दीर्घायुत्वाय जीवसे दीर्घायुत्वाय दीर्घायुत्वाय जीवसे जीवसे दीर्घायुत्वाय वर्तसे वर्तसे दीर्घायुत्वाय जीवसे जीवसे दीर्घायुत्वाय वर्तसे दीर्घायुत्वाय वर्तसे वर्तसे दीर्घायुत्वाय दीर्घायुत्वाय वर्तस औषध औषधे वर्तसे दीर्घायुत्वाय दीर्घायुत्वाय वर्तस औषधे दीर्घायुत्वा येति दीर्घायुत्वाय स औषध औषधे वर्चसे वर्चस औषधेत्रायस्वत्रायस्वौषधे वर्चसे वर्चस औषधेत्रायस्वौषध औषधेत्रायस्वैनमेनन्द्रायस्वौषध औषधेत्रायस्वैनम् राजस्वैनमेनन्द्रायस्वत्रायस्वैनग्स्वधिते स्वधितेनन्द्रायस्वत्रायस्वैनग्स्वधिते स्वधित एनमेनग्स्वधिते मामा स्वधित एनमेनग्स्वधिते मामास्वधिते स्वधिते मैनमेनम् मा स्वधिते स्वधिते मैनम् स्वाधिते मैनमेनम् मा मैनगो हिगुंसीरहिगुंसीरेनम् मा मैनगो हिगुंसीर्देवश्रोर्देवश्रोर्हिगुंसीरेनमेनगोहिगुंसीर्देवश्रूर्देवश्रोर्हिगुंसीरहिगुंसीर्देवश्रूरेतान्येतानि देवश्रोर्हिगुंसीर्हिगुंसोर्देवश्रोरेतानि देवश्रोरेतान्येतानि देवश्रोर्देवश्रोरेतानि प्रप्रहितानि देवश्रोर्देवश्रोरेतानि प्राश्रोरिति देवाश्रोः एतानि प्रप्रहितान्येतानि प्रवपेवपे प्रहितान्येतानि प्रवपे पेवपे प्रप्रवपे स्वस्ति स्वस्तिवपे प्रप्रवपे स्वस्ति स्वस्ति स्वस्तिवपेवपे स्वस्त्युत्तराण्युत्तराणि स्वस्तिवपेवपे स्वस्त्युत्तराणि स्वस्त्युत्तराण्युत्तराणि स्वस्ति स्वस्त्युत्तराण्यशीयाशीयोत्तराणि स्वस्ति स्वस्त्युत्तराण्यशीया उत्तराणीयशीयापो अस्मानस्मानापो शीयाशीयापो अस्मानापो अस्मानस्मानाप आपो अस्मान्मातरो मातरोऽस्मानाप आपो अस्मान्मातरः अस्मान्मातरो मातरोऽस्मानस्मान्मातरः शृन्धन्तु शृन्धन्तु मातरोऽस्मानस्मान्मातरः शृन्धन्तु मातरः शृन्धन्तु शृन्धन्तु मातरो मातरः शृन्धन्तु कृतेन कृतेन शृन्धन्तु मातरो मातरः शृन्धन्तु कृतेन शृन्धन्तु कृतेन कृतेन शृन्धन्तु शृन्धन्तु कृतेन नो नो कृतेन शृन्धन्तु शृन्धन्तु कृतेन नः कृतेन नो नो कृतेन कृतेन नो घृतपुवो घृतपुवो नो कृतेन कृतेन नो घृतपुवः घृतपुवो घृतपुवो नो नो घृतपुवः पुनन्तु पुनन्तु घृतपुवो नो नो घृतपुवः पुनन्तु घृतपुवः पुनन्तु पुनन्तु घृतपुवो घृतपुवः पुनन्तु विश्वम् विश्वम् पुनन्तु घृतपुवो घृतपुवः पुनन्तु विश्वम् इति घृतापुवः पुनन्तु विश्वम् विश्वम् पुनन्तु पुनन्तु विश्वमस्मदस्मद्विश्वम् पुनन्तु पुनन्तु विश्वमस्मतो विश्वमस्मदस्मद्विश्वम् विश्वमस्मत्प्रप्रास्मद्विश्वम् विश्वमस्मत्प्रास्मदस्मत्प्रवहन्तु वहन्तु प्रास्मदस्मत्प्रवहन्तु वहन्तु वहन्तु प्रवहन्तु रिप्रगोरिप्रम् वहन्तु प्रवहन्तु रिप्रम् वहन्तु रिप्रगोरिप्रम् वहन्तु वहन्तु रिप्रमुदुद्रिप्रम् वहन्तु वहन्तु रिप्रमुदो रिप्रमुदुद्रिप्रगोरिप्रमुदाभ्याभ्योद्रिप्रगोरिप्रमुदाभ्यः सोमस्य सोमस्यैमि सोमस्य धनोस्तनोः सोमस्यैमि सोमस्य धनोः सोमस्य धनोः सोमस्य धनोरस्य सि धनोः सोमस्य सोमस्य धनोरसि धनोरस्य सि धनोस्तनोरसि धनुवं धनुवमसि धनोस्तनोरसि धनुवम् असि धनुवं धनुवमस्य सि धनुवं मे मे धनुवमस्य सि धनुवं मे धनुवं मे धनुवं धनुवं मे पाहि पाहि मे धनुवं धनुवं मे पाहि मे पाहि पाहि मे मे पाहि महीनां महीनां पाहि मे मे पाहि महीनां महीनां महीनां पाहि महीनां महीनां पाहि महीनां पाहि महीनां पाहि महीनां पाहि महीनां पाहि महीनां पाहि महीनां पाहि महीनां पाहि महीनां पाहि मह वाहि पाहि महीनां वयः पयो महीनां वाहि पाहि महीनां वयः महीनां वयः पयो महीनां महीनां पयोऽस्यसि पयो महीनां महीनां पयोऽसि पयोऽस्यसि पयः पयोऽसि वर्चोधा वर्चोधा असि पयः पयोऽसि वर्चोधा वर्चोधा वर्चोधा अस्यसि वर्चोधा अस्यसि वर्चोधा अस्यसि वर्चोधा असि वर्चोधा अस्यसि वर्चोधा वर्चोधा असि वर्चो वर्चोऽसि वर्चोधा वर्चोधा असि वर्चः वर्चोधा इति वर्चः वर्चो वर्चो सि वर्चो मयि मयि वर्चो सि वर्चो मयि वर्चो मयि मयि वर्चो वर्चो मयि धेहि धेहि मयि वर्चो वर्चो मयि धेहि धेहि धेहि मयि मयि धेहि वृत्रस्य वृत्रस्य धेहि मयि मयि धेहि वृत्रस्य धेहि वृत्रस्य वृत्रस्य धेहि धेहि वृत्रस्य कनीनिका कनीनिका वृत्रस्य धेहि धेहि वृत्रस्य कनीनिका वृत्रस्य कनीनिका कनीनिका वृत्रस्य वृत्रस्य कनीनिकास्यसि कनीनिका वृत्रस्य वृत्रस्य कनीनिकासि कनीनिकास्यसि कनीनिका कनीनिकासि चक्षुष्पाश्चक्षुष्पासि कनीनिका कनीनिकासि चक्षुष्पाश्चक्षुष्पास्यसि चक्षुष्पास्यसि चक्षुष्पास्यसि चक्षुष्पासि चक्षुष्पास्यसि चक्षुष्पाश्चक्षुष्पासि चक्षुश्चक्षुरसि चक्षुष्पाश्चक्षुष्पासि चक्षुः चक्षुष्पा इति चक्षुः चक्षुरस्यसि चक्षुर्मे मे चक्षुरस्यसि चक्षुर्मे चक्षुर्मे मे चक्षुश्चक्षुर्मे वाहि वाहि मे चक्षुश्चक्षुर्मे वाहि वाहि वाहि मे मे वाहि चित्पतिश्चित्परिः पाहि मे मे पाहि चित्पतिः चित्परिश्चित्परिः पाहि वाहि चित्पतिस्त्वा त्वा चित्परिः पाहि वाहि चित्पतिस्त्वा चित्पतिस्त्वा त्वा चित्पतिश्चित्पतिस्त्वा पुनातु पुनातु त्वा चित्पतिश्चित्पतिस्त्वा पुनातु चित्पतिः पुनातु पुनातु त्वा त्वा पुनातु वाक्पतिर्वाक्पतिः पुनातु त्वा त्वा पुनातु वाक्पतिः पुनातु वाक्पतिर्वाक्पतिः पुनातु पुनातु वाक्पतिस्त्वा त्वा वाक्पतिः पुनातु पुनातु वाक्पतिस्त्वा वाक्पतिस्त्वा त्वा वाक्पतिर्वाक्पतिस्त्वा पुनातु पुनातु त्वा वाक्पतिर्वाक्पतिस्त्वा पुनातु वाक्पतिरिति वाक्पतिः पुनातु पुनातु त्वा त्वा पुनातु देवो देवः पुनातु त्वा त्वा पुनातु देवः पुनातु देवो देवः पुनातु पुनातु देवस्त्वा देवः पुनातु पुनातु देवस्त्वा देवस्त्वा त्वा देवो देवस्त्वा सविता सविता त्वा देवो देवस्त्वा सविता सविता सविता त्वा सविता पुनातु पुनातु सविता त्वा सविता पुनातु सविता पुनातु पुनातु सविता सविता पुनात्पच्छिद्रेणाच्छिद्रेण पुनातु सविता सविता पुनात्पच्छिद्रेणाच्छिद्रेण पुनातु पुनात्पच्छिद्रेण पवित्रेण पवित्रेणाच्छिद्रेण पुनातु पुनात्पच्छिद्रेण पवित्रेण छिद्रेण पवित्रेण पवित्रेणाच्छिद्रेणाच्छिद्रेण पवित्रेण वसोर्वसो पवित्रेणाच्छिद्रेणाच्छिद्रेण पवित्रेण वसोः पवित्रेण वसोर्वसो पवित्रेण पवित्रेण वसो सूर्यस्य सूर्यस्य वसो पवित्रेण पवित्रेण वसो सूर्यस्य सूर्यस्य सूर्यस्य वसोर्वसो सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य वसोर्वसो सूर्यस्य रश्मिभिः सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिस्तस्य तस्य रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिस्तस्य रश्मिभिस्तस्य तस्य रश्मिभिः रश्मिभिस्तस्य ते ते तस्य रश्मिभिः रश्मिभिस्तस्य ते रश्मिभिः तस्य ते ते तस्य ते पवित्रपदे पवित्रपदे ते तस्य ते पवित्रपदे पवित्रपदे पवित्रपदे ते ते पवित्रपदे पवित्रेण पवित्रेण पवित्रपदे ते ते पवित्रपदे पवित्रेण पवित्रपदे पवित्रेण पवित्रेण पवित्रपदे पवित्रपदे पवित्रेण यस्मै यस्मै पवित्रेण पवित्रपदे पवित्रपदे पवित्रेण यस्मै पवित्रपद इति पवित्रापदे पवित्रेण यस्मै यस्मै पवित्रेण पवित्रेण यस्मै कङ्कन्यस्मै पवित्रेण पवित्रेण यस्मैकम् यस्मै कङ्कन्यस्मै यस्मैकम् पुने पुने कञ्यस्मै यस्मैकम् पुने पुने पुने कङ्कम् पुने तत्तत् पुने कङ्कम् पुने ततो पुने तत्तत् पुने पुने रक्षकेयकोशकेयम् तत् पुने पुने रक्षकेयम् रक्षकेयकोशकेयम् तत्तच्छकेयमाशकेयम् तत्तच्छकेयमाशकेयमाशकेयकोशकेयमावो वाशकेयकोशकेयमावः वो देवासो देवासो भावो देवासः देवासो देवासो भोवो देवास इमः इमहे देवासो भोवो देवास इमहे देवास इमः इमहे देवासो देवास इमहे सत्यधर्माणः सत्यधर्माण इमहे देवासो देवास इमहे सत्यधर्माणः इमहे सत्यधर्माणः सत्यधर्माण इमः इमहे सत्यधर्माणो अध्वरे अध्वरे सत्यधर्माण इमः इमहे सत्यधर्माणो अध्वरे सत्यधर्माणो अध्वरे अध्वरे सत्यधर्माणः सत्यधर्माणो अध्वरे यद्यदध्वरे सत्यधर्माणः सत्यधर्माणो अध्वरे यतो सत्यधर्माण इति सत्याधर्माणः अध्वरे यद्यदध्वरे यद्धरे अध्वरे यद्वो वो यदध्वरे अध्वरे यद्वः द्वो वो यद्यद्वो देवासो देवासो भो यद्यद्वो देवासः देवासो देवासो वो वो देवास आगुर आगुरे देवासो वो वो देवास आगुरे देवास आगुर आगुरे देवासो देवास आगुरे यज्ञियासो यज्ञियास आगुरे देवासो देवास आगुरे यज्ञियासः आगुरे यज्ञयासो यज्ञयास आगुर आगुरे यज्ञयासो हवामहे हवामहे यज्ञयास आगुर आगुरे यज्ञयासो हवामहे आगुर इत्यागुरे यज्ञयासो हवामहे हवामहे यज्ञयासो यज्ञयासो हवामह इन्द्राग्नि इन्द्राग्नि हवामहे यज्ञयासो यज्ञयासो हवामह इन्द्राग्नि हवामह इन्द्राग्नि इन्द्राग्नि हवामहे हवामह इन्द्राग्नि द्यावा पृथिवी इन्द्राग्नि हवामहे हवामह इन्द्राग्नि द्यावा पृथिवी इन्द्राग्नि द्यावा पृथिवी द्यावा पृथिवी इन्द्राग्नि इन्द्राग्नि द्यावा पृथिवी आप आपो द्यावा पृथिवी इन्द्राग्नि इन्द्राग्नि द्यावा पृथिवी आपः इन्द्राग्नि इति इन्द्राग्नि द्यावा पृथिवी आप आपो द्यावा पृथिवी द्यावा पृथिवी आप औषधीरौषधीरापो द्यावा पृथिवी द्यावा पृथिवी आप औषधी द्यावा पृथिवी इति द्यावा पृथिवी आप औषधीरौषधीराप आप औषधी स्पन्दमौषधीराप आप औषधी स्पन्दमौषधी स्पन्दमौषधीरौषधी स्पन्दीक्षाणां दीक्षाणां त्वमौषधीरौषधी स्पन्दीक्षाणां दीक्षाणां दीक्षाणां त्वं दीक्षाणामधिपतिरधिपतिर्दीक्षाणां त्वं दीक्षाणामधिपतिः दीक्षाणामधिपतिरधिपतिर्दीक्षाणां दीक्षाणामधिपतिरस्यधिपतिर्दीक्षाणां दीक्षाणामधिपतिरसि अधिपतिरस्यधिपतिरधिपतिरसि हेहास्यधिपतिरधिपतिरसिहाधिपतिरित्यधिपतिः हेहास्यसेहमासन्तकोऽसन्तं मे हेहमासन्तम् मासन्तकोऽसन्तं मामासन्तं पाहि पाहि सन्तं मामासन्तं पाहि सन्तं पाहि पाहि सन्तकोऽसन्तं पाहि पाहीति पाहि आगूत्यै प्रयुजे प्रयुज आगूत्या आगूत्यै प्रयुजेऽग्नये प्रयुज आगूत्या आगूत्यै प्रयुजेऽग्नये आगूत्या प्रयुजेऽग्नयेऽग्नये प्रयुजे प्रयुजेऽग्नये स्वाहा स्वाहाग्नये प्रयुजे प्रयुजेऽग्नये स्वाहा प्रयुज इति प्रायुजे अग्नये स्वाहा स्वाहाग्नयेऽग्नये स्वाहा मेधायै मेधायै स्वाहाग्नयेऽग्नये स्वाहा मेधायै स्वाहा मेधायै मेधायै स्वाहा स्वाहा मेधायै मनसे मनसे मेधायै स्वाहा स्वाहा मेधायै मनसे मेधायै मनसे मनसे मेधायै मेधायै मनसेऽग्नयेऽग्नये मनसे मेधायै मेधायै मनसेऽग्नये मनसेऽग्नयेऽग्नये मनसे मनसेऽग्नये स्वाहा स्वाहाग्नये मनसे मनसेऽग्नये स्वाहा स्वाहा स्वाहाग्नयेऽग्नये स्वाहा दीक्षायै दीक्षायै स्वाहाग्नयेऽग्नये स्वाहा दीक्षायै स्वाहा दीक्षायै दीक्षायै स्वाहा स्वाहा दीक्षायै तपसे तपसे दीक्षायै स्वाहा स्वाहा दीक्षायै तपसे दीक्षायै तपसे तपसे दीक्षायै दीक्षायै तपसेऽग्नयेऽग्नये तपसे दीक्षायै दीक्षायै तपसेऽग्नये तपसेऽग्नयेऽग्नये तपसे तपसेऽग्नये स्वाहा स्वाहाग्नये तपसे तपसेऽग्नये स्वाहाग्नये स्वाहा स्वाहाग्नयेऽग्नये स्वाहा सरस्वत्यै सरस्वत्यै स्वाहाग्नयेऽग्नये स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै सरस्वत्यै स्वाहा स्वाहा सरस्वत्यै पूष्णे पूष्णे सरस्वत्यै स्वाहा स्वाहा सरस्वत्यै पूष्णे सरस्वत्यै पूष्णे पूष्णे सरस्वत्यै सरस्वत्यै भूष्णेऽग्नयेऽग्नये भूष्णे सरस्वत्यै सरस्वत्यै भूष्णेऽग्नये भूष्णेऽग्नयेऽग्नये भूष्णे भूष्णेऽग्नये स्वाहा स्वाहाग्नये भूष्णे भूष्णेऽग्नये स्वाहा स्वाहा स्वाहाग्नयेऽग्नये स्वाहा स्वाहाग्नयेऽग्नये स्वाहा स्वाहा स्वाहा भो देवीर्देवीराप स्वाहा स्वाहा भो देवी भो देवीर्देवीराप आपो देवीर्बृहदेर्बृहदेर्देवीराप आप आपो देवीर्बृहतीर्देवीर्देवीर्बृहतीर्विश्वशम्भुवो विश्वशम्भुवो बृहतीर्देवीर्देवीर्बृहतीर्विश्वशम्भुवः बृहतीर्विश्वशम्भुवो विश्वशम्भुवो बृहतीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी विश्वशम्भुवो बृहतीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी विश्वशम्भुवो द्यावापृथिवी द्यावापृथिवी विश्वशम्भुवो विश्वशम्भुवो द्यावापृथिवी गुरोरुद्यावापृथिवी विश्वशम्भुवो विश्वशम्भुवो द्यावापृथिवी गुरु विश्वशम्भुव इति विश्वशम्भुवः द्यावापृथिवी गुरोरुद्यावापृथिवी द्यावापृथिवी उर्वन्तरिक्षमन्तरिक्षमुरुद्यावापृथिवी द्यावापृथिवी उर्वन्तरिक्षम् द्यावापृथिवी द्यावापृथिवी उर्वन्तरिक्षमन्तरिक्षमुरु उर्वन्तरिक्षम् बृहस्पतिर्बृहस्पतिरन्तरिक्षमुरु उर्वन्तरिक्षम् बृहस्पतिः अन्तरिक्षम् बृहस्पतिर्बृहस्पतिरन्तरिक्षमन्तरिक्षम् बृहस्पतिर्नो नो बृहस्पतिरन्तरिक्षमन्तरिक्षम् बृहस्पतिर्नः बृहस्पतिर्नो नो बृहस्पतिर्बृहस्पतिर्नो हविषा हविषा नो बृहस्पतिर्बृहस्पतिर्नो हविषा नो हविषा हविषा नो नो हविषा वृधातु वृधातु हविषा नो नो हविषा वृधातु हविषा वृधातु वृधातु हविषा हविषा वृधातु स्वाहा वृधातु हविषा हविषा वृधातु स्वाहा वृधातु वृधातु स्वाहा विश्वे विश्वे स्वाहा वृधातु वृधातु स्वाहा विश्वे स्वाहा विश्वे विश्वे स्वाहा स्वाहा विश्वे देवस्य देवस्य विश्वे स्वाहा स्वाहा विश्वे देवस्य देवस्य विश्वे विश्वे देवस्य नेतुः देवस्य नेतुर्नेतुर्देवस्य देवस्य नेतुर्मर्तो मर्तो नेतुर्देवस्य देवस्य नेतुर्मर्तः नेतुर्मर्तो मर्तो नेतुर्नेतुर्मर्तो वृणीत वृणीत मर्तो नेतुर्नेतुर्मर्तो वृणीत मर्तो वृणीत वृणीतमर्तो मर्तो वृणीत सख्यमो सख्यम् वृणीत मर्तो मर्तो वृणीत सख्यम् वृणीत सख्यमो सख्यम् वृणीत वृणीत सख्यम् विश्वे विश्वे सख्यम् वृणीत वृणीत सख्यम् विश्वे सख्यम् विश्वे विश्वे सख्यमो सख्यम् विश्वे राजो राजो विश्वे सख्यगो सख्यम् विश्वे राजः विश्वे राजो राजो विश्वे विश्वे राजै शुद्ध्यसि शुद्ध्यसि राजो विश्वे विश्वे राजै शुद्ध्यसि राजै शुद्ध्यसि शुद्ध्यसि राजो राजै शुद्ध्यसि द्युम्नम् द्युम्नमि शुद्ध्यसि राजो राजै शुद्ध्यसि द्युम्नम् शुद्ध्यसि द्युम्नम् द्युम्नमि शुद्ध्यसि शुद्ध्यसि द्युम्नम् वृणेत वृणेत द्युम्नमि शुद्ध्यसि शुद्ध्यसि द्युम्नम् वृणेत द्युम्नम् वृणेत वृणेत द्युम्नम् द्युम्नम् वृणेत पुष्यसे पुष्यसे वृणेत द्युम्नम् द्युम्नम् वृणेत पुष्यसे पुष्यसे पुष्यसे वृणेत वृणेत पुष्यसे स्वाहा स्वाहा पुष्यसे वृणीत वृणीत पुष्यसे स्वाहा पुष्यसे स्वाहा स्वाहा पुष्यसे पुष्यसे स्वाहृक्सामयो ऋक्सामयो स्वाहा पुष्यसे पुष्यसे स्वाहृक्सामयो स्वाहृक्सामयो ऋक्सामयो स्वाहा स्वाहृक्सामयो शिल्पे शिल्पे ऋक्सामयो स्वाहा स्वाहृक्सामयो शिल्पे सामयो शिल्पे शिल्पे ऋक्सामयो ऋक्सामयो शिल्पे स्थस्थ शिल्पे ऋक्सामयो ऋक्सामयो शिल्पे स्थः सामयो ऋक्सामयो स्थस्थ शिल्पे शिल्पे स्थस्ते ते स्थ शिल्पे शिल्पे स्थस्ते शिल्पे इति शिल्पे स्थस्ते ते स्थस्थस्ते वां वान्ते स्थस्थस्ते वां देवां वान्ते देवामा वान्ते ते वामा इति ते वामा वां वामारभेरभावां वामारभे आरभेरभारभेते तेरभारभेते भेते तेरभेरभेते मामा तेरभेरभेते माते ते मा पातं पातं माते ते मा पातं मे इति ते पातं पातं मामा पातमा पातं मामा पातमा पातमा पातं पातमा स्या स्या पातं पातमा स्या स्या स्यास्य यज्ञस्य यज्ञस्य स्यास्य यज्ञस्य यज्ञस्य यज्ञस्य स्यास्य यज्ञस्योदृच उदृचो यज्ञस्य स्यास्य यज्ञस्योदृचः यज्ञस्योदृच उदृचो यज्ञस्य यज्ञस्योदृच इमामिमामुदृचो यज्ञस्य यज्ञस्योदृच उदृच इमामिमामुदृच उदृच इमां धियं धियमिमामुदृच उदृच इमां धियम् इमां धियं धियमिमामिमां धियगो शिक्षमाणस्य शिक्षमाणस्य धियमिमामिमां धियगो शिक्षमाणस्य धियगो शिक्षमाणस्य शिक्षमाणस्य धियं धियगो शिक्षमाणस्य देवदेव शिक्षमाणस्य धियं धियगो शिक्षमाणस्य देव शिक्षमाणस्य देवदेव शिक्षमाणस्य शिक्षमाणस्य देव कृतं कृतं देव शिक्षमाणस्य शिक्षमाणस्य देव कृतं देवकृतं कृतं देवदेव कृतं दक्षं दक्षं कृतं देवदेव कृतं दक्षं दक्षं दक्षं कृतं कृतं दक्षं वरुण वरुण ौषधेभ्यस्त्वात् पौषधेभ्यस्त्वा पान्दु बान्धुतेनो नस्ते पान्धुबान्धुतेनः येनो नस्ते तेनो बन्ध्वबन्धु नस्ते तेनो बन्धु बन्ध्वबन्धु नो नो बन्धुतेभ्यस्तेभ्यो बन्धु नो नो बन्धुतेभ्यः बन्धुतेभ्यस्तेभ्यो बन्ध्वबन्धुतेभ्यो नमो नमस्तेभ्यो बन्ध्वबन्धुतेभ्यो नमः भ्यो नमो नमस्तेभ्यस्तेभ्यो नमस्तेभ्यस्तेभ्यो नमस्तेभ्यस्तेभ्यो नमस्तेभ्यः नमस्तेभ्यस्तेभ्यो नमो नमस्तेभ्य स्वाहा स्वाहा तेभ्यो नमो नमस्तेभ्य स्वाहाभ्य स्वाहा स्वाहा तेभ्यस्तेभ्य स्वाहाग्ने ज्ञे स्वाहा तेभ्यस्तेभ्य स्वाहाग्ने स्वाहाग्ने ज्ञे स्वाहा स्वाहाग्ने त्वं त्वमग्ने स्वाहा स्वाहाग्ने त्वम् अग्ने त्वं त्वमग्ने ज्ञेत्वगुंसु सुत्वमग्ने ज्ञेत्वगुंसु त्वगुंसु सुत्वं त्वगुंसु जागृहि जागृहि सुत्वं त्वगुंसु जागृहि जागृहि जागृहि सुसु जागृहि वयं वयं जागृहि सुसु जागृहि वयं जागृहि वयं वयं जागृहि जागृहि वयगुंसु वयं जागृहि जागृहि वयगुंसु वयगुंसु सुवयं वयगुंसु मन्दिषीमहि मन्दिषीमहि सुवयं वयगुंसु मन्दिषीमहि सुमन्दिषीमहि मन्दिषीमहि सुसुमन्दिषीमहि गोपाय गोपाय मन्दिषीमहि सुसुमन्दिषीमहि गोपाय मन्दिषीमहि गोपाय गोपाय मन्दिषीमहि मन्दिषीमहि गोपाय नो नो गोपाय मन्दिषीमहि मन्दिषीमहि गोपाय नः गोपाय नो नो गोपाय गोपाय न स्वस्तये स्वस्तये नो गोपाय गोपाय न स्वस्तये स्वस्तये स्वस्तये नो न स्वस्तये प्रबुधे प्रबुधे स्वस्तये नो न स्वस्तये प्रबुधे स्वस्तये प्रबुधे प्रबुधे स्वस्तये स्वस्तये प्रबुधे नो न प्रबुधे स्वस्तये स्वस्तये प्रबुधे नः प्रबुधे नो न प्रबुधे प्रबुधे नः पुनः पुनर्नः प्रबुधे प्रबुधे नः पुनः प्रबुध इति प्राबुधे पुनः पुनर्नो नः पुनर्दो ददः पुनर्नो नः पुनर्ददः पुनर्दो ददः पुनः पुनर्ददः इति ददः अग्ने अग्ने त्वं त्वमग्ने प्रतपा प्रतपा अग्ने त्वं त्वमग्ने प्रतपा प्रतपा प्रतपा अग्ने अग्ने प्रतपा अस्यसि प्रतपा अग्ने अग्ने प्रतपा असि प्रतपा अस्यसि प्रतपा प्रतपा असि देवो देवो सिंप्रतपा प्रतपा असि देवः इति प्रतापाः देवो देवो सिदेव आदेवो सिदेव आदेवो देव आमर्त्येषु मर्त्येष्वा देवो देव आमर्त्येषु आमर्त्येषु मर्त्येष्वा मर्त्येष्वा मर्त्येष्वा मर्त्येष्वा मर्त्येषु मर्त्येष्वा यज्ञेषु यज्ञेषु त्वन्द्वं यज्ञेष्वीड्य ईड्यो यज्ञेषु त्वन्द्वं यज्ञेष्वीड्यः यज्ञेष्वीड्य ईड्यो यज्ञेषु यज्ञेष्वीड्यः ईड्यः विश्वे देवा देवा विश्वे विश्वे देवा अभ्यभिदेवा विश्वे विश्वे देवा अभिदेव अभ्यभिदेवा देवा अभिमां मामभिदेवा देवा अभिमां मामभ्यभिमा मामभ्यभिमा मामृत्रन्नवृत्रन्नामामामवृत्रन् नाववृत्रन्नवृत्रन् नाववृत्रन् भूषा भूषावृत्रन् नाववृत्रन् भूषात्रन् भूषा भूषावृत्रन्नवृत्रन् भूषा संन्या संन्या भूषावृत्रन्नवृत्रन् भूषा संन्या भूषा संन्या संन्या भूषा भूषा संन्या सोम सोमः संन्या भूषा भूषा संन्या सोमः संन्या सोमः सोमः संन्या संन्या सोमो राधसा राधसा सोमः संन्या संन्या सोमो राधसा सोमो राधसा राधसा सोमः सोमो राधसा देवो देवो राधसा सोमः सोमो राधसा देवः राधसा देवो देवो राधसा राधसा देवः सविता सविता देवो राधसा राधसा देवः सविता देवः सविता सविता देवो देवः सविता वसोर्वसो सविता देवो देवः सविता वसो सविता वसोर्वसो सविता सविता वसोर्वसुधा वा वसुधा वा वसो सविता सविता वसोर्वसुधा वासोर्वसुधा वा वसुधा वा वसोर्वसोर्वसुधा वारास्वरास्वसुधा वा वसोर्वसोर्वसुधा वारास्वासुधा वारास्वरास्वसुधा वा वसुधा वारास्वे यदि यत्रास्वसुधा वा वसुधा वारास्वे यत् सुधा वेति वसुधा वास्वे यदि यत्रास्वरास्वे यत् सोम सोमे यत्रास्वरास्वे यत् सोम यत् सोम सोमे यदि यत् सोमा सोमे यदि यत् सोमा सोम सोमा भूयो भूय आ सोम सोमा भूयः भूयो भूय आ भूयो भर भर भूय आ भूयो भरा भूयो भर भर भूयो भर मा मा भर भूयो भर मा मा भर भर मा प्रणन् प्रणन् मा भर भर मा प्रणन् मा प्रणन् प्रणन् मा मा प्रणन् पूर्त्या पूर्त्या प्रणन् मा मा प्रणन् पूर्त्या पूर्त्या पूर्त्या प्रणन् प्रणन् पूर्त्या विवि पूर्त्या प्रणन् प्रणन् पूर्त्या पूर्त्या विवि पूर्त्या पूर्त्या विराधि राधि वि पूर्त्या पूर्त्या विराधि राधि राधि विराधि मा मा राधि विराधि मा राधि मा राधि राधि माह माहम् माराधिराजिमाहम् माहमहम् मामाहमायुषायुषाहम् मामाहमायुषायुषाहमहमायुषा चन्द्रम् चन्द्रमायुषाहमहमायुषा चन्द्रम् आयुषा चन्द्रम् चन्द्रमायुषायुषा चन्द्रमस्यसि चन्द्रमायुषायुषा चन्द्रमसि चन्द्रमस्यसि चन्द्रम् चन्द्रमसि मम ममासि चन्द्रम् चन्द्रमसि ममासि मम ममासि मम भोगाय भोगाय ममासि मम भोगाय भोगाय भोगाय मम मम भोगाय भव भव भोगाय मम मम भोगाय भव भोगाय भव भव भोगाय भोगाय भव वस्त्रम् वस्त्रम् भव भोगाय भोगाय भव वस्त्रम् वस्त्रम् वस्त्रम् भव भव वस्त्रमस्यसि वस्त्रम् भव भव वस्त्रमसि वस्त्रमस्यसि वस्त्रम् वस्त्रमसि मम ममासि वस्त्रम् वस्त्रमसि ममासि मम ममासि मम भोगाय भोगाय ममासि मम भोगाय भोगाय भोगाय मम मम भोगाय भव भव भोगाय मम मम भोगाय भव भोगाय भव भव भोगाय भोगाय भवोश्रोस्रा भव भोगाय भोगाय भवोस्रा श्रोस्रा भव भवोस्रास्य शुश्रा भव भवोस्रासि श्रास्य शुश्रोस्रासि मम ममासि श्रोस्रासि ममासि मम ममास्यसि मम भोगाय भोगाय ममास्यसि मम भोगाय भोगाय भोगाय मम मम भोगाय भव भव भोगाय मम मम भोगाय भव भोगाय भव भव भोगाय भोगाय भव हयो हयो भव भोगाय भोगाय भव हयः भव हयो हयो भव भव हयो स्यसि हयो भव भव हयोसि हयोस्यसि हयो हयोसि मम ममासि हयो हयोसि ममासि मम ममास्यसि मम भोगाय भोगाय ममास्यसि मम भोगाय भोगाय भोगाय मम मम भोगाय भव भव भोगाय मम मम भोगाय भव भोगाय भव भव भोगाय भोगाय भव छागश्छागो भव भोगाय भोगाय भव छागः छागश्छागो भव भव छागोस्यसि छागो भव भव छागोऽसि छागोऽस्यसि छागश्छागोऽसि मम ममासि छागश्छागोऽसि ममासि मम ममास्यसि मम भोगाय भोगाय ममास्यसि मम भोगाय भोगाय भोगाय मम मम भोगाय भव भव भोगाय मम मम भोगाय भव भोगाय भव भव भोगाय भोगाय भव मेषो मेषो भव भोगाय भोगाय भव मेषः भव मेषो मेषो भव भव मेषोऽस्यसि मेषो भव भव मेषोऽसि मेषोऽस्यसि मेषो मेषोऽसि मम ममासि मेषो मेषोऽसि ममासि मम ममास्यसि मम भोगाय भोगाय ममास्यसि मम भोगाय भोगाय भोगाय मम मम भोगाय भव भव भोगाय मम मम भोगाय भव भोगाय भव भव भोगाय भोगाय भव वायवे वायवे भव भोगाय भोगाय भव वायवे वायवे वायवे भव भव वायवे त्वात्वा वायवे भव भव वायवे त्वा वायवे त्वात्वा वायवे वायवे त्वा वरुणाय वरुणाय त्वा वायवे वायवे त्वा वरुणाय वरुणाय वरुणाय त्वात्वा वरुणाय त्वात्वा वरुणाय त्वात्वा वरुणाय त्वा वरुणाय त्वात्वा वरुणाय वरुणाय त्वा निरुत्ये निरुत्ये त्वा वरुणाय वरुणाय त्वा निरुत्ये निरुत्ये निरुत्ये त्वात्वा निरुत्ये त्वात्वा निरुत्ये त्वात्वा निरुत्ये निरुत्ये त्वात्वा निरुत्ये निरुत्ये त्वा रुद्राय रुद्राय त्वा निरुत्ये निरुत्ये त्वा रुद्राय रुद्राय रुद्राय त्वात्वा रुद्राय त्वात्वा रुद्राय त्वात्वा रुद्राय त्वाय त्वात्वा रुद्राय रुद्राय त्वा देवीर्देवी रुद्राय त्वा देवी देवीर्देवी स्वा त्वा देवी राप आपो देवी स्वा त्वा देवी राप देवी राप आपो देवीर्देवी रापो अपाम पामापो देवीर्देवी रापो अपाम आपो अपाम पामाप आपो अपान्न पान्न पाद पामाप आपो अपान्न पाद पान्न पान्न पाद पामपान्न पाद्यो यो न पाद पामपान्न पाद्यः पाद्यो यो न पान्न पाद्य ऊर्मिरोर्मिर्यो न पान्न पाद्य ऊर्मिः ऊर्मिरोर्मिर्यो य ऊर्मिरः विश्वो हविष्य ऊर्मिर्यो य ऊर्मिरः विश्वः ऊर्मिरः विश्वो हविष्य ऊर्मिरोर्मिर्यः विश्व इन्द्रियावानिन्द्रियावान् हविष्य ऊर्मिरोर्मिर्यः विश्व इन्द्रियावान् विश्व इन्द्रियावानिन्द्रियावान् हविष्यो हविष्य इन्द्रियावान् मदिन्तमो मदिन्तम इन्द्रियावान् हविष्यो हविष्य इन्द्रियावान् मदिन्तमः इन्द्रियावान् मदिन्तमो मदिन्तम इन्द्रियावानिन्द्रियावान् मदिन्तमस्तन्तम् मदिन्तम इन्द्रियावान् इन्द्रियावान् मदिन्तमस्तम् मदिन्तमस्तन्तम् मदिन्तमो मदिन्तमस्तम्भो वस्तम् मदिन्तमो मदिन्तमस्तम्भः वस्तन्तम् वो मा वस्तन्तम् वो मा वो मा वो वो मा वाव मा वो वो मा वाव मावक्रमिशङ्क्रमिशमवमावक्रमिशम् अवक्रमिशङ्क्रमिशमवावक्रमिशमच्छिन्नमच्छिन्नम् क्रमिशमवावक्रमिशमच्छिन्नम् क्रमिशमच्छिन्नमच्छिन्नम् क्रमिशङ्क्रमिशमच्छिन्नम् त्वन्तुन्तुन्तुमच्छ अमच्छिन्नम् क्रमिशम् क्रमिशमच्छिन्नम् तन्तुम् अश्विन्नन्तन्तम् तन्तमच्छिन्नमच्छिन्नम् तन्तुम् पृथिव्याः पृथिव्यास्तन्तमच्छिन्नमच्छिन्नम् तन्तुम् पृथिव्याः पृथिव्याः पृथिव्यास्तन्तुम् तन्तुम् पृथिव्या अन्वन पृथिव्यास्तन्तुम् तन्तुम् पृथिव्या अनु पृथिव्या अन्वन पृथिव्याः पृथिव्या अनुगेशम् गेशमनु पृथिव्याः पृथिव्या अनुगेशम् अनुगेशम् गेशमन्वनुगेशम् भद्रात् भद्रात् केशमन्वनुगेशम् भद्रात् गेशम् भद्रात् भद्रात् गेशम् गेशम् भद्रादभ्यभि भद्रात् गेशम् गेशम् भद्रादभि भद्रादभ्यभि भद्रात् भद्रादभिश्रेयः श्रेयोभिभद्रात् भद्रादभिश्रेयः श्रेयः श्रेयोभ्यभिश्रेयः प्रप्रश्रेयोभ्यभिश्रेयः प्रा श्रेयः प्रप्रश्रेयः श्रेयः प्रेहिः प्रश्रेयः श्रेयः प्रेहिः प्रप्रेहि बृहस्पतिर्बृहस्पतिरिः प्रप्रेहि बृहस्पतिः बृहस्पतिर्बृहस्पतिरिः बृहस्पतिः पुर एता बृहस्पतिरिः बृहस्पतिः पुर एता बृहस्पतिः पुर एता पुर एता बृहस्पतिर्बृहस्पतिः पुर एता ते ते पुर एता बृहस्पतिर्बृहस्पतिः पुर एता ते एता ते ते पुर एता पुर एता ते अस्वस्तु ते पुर एता ते अस्तु पुर एतेति पुरः एता अस्वस्तु ते ते अस्वथास्तु ते ते अस्वथा अस्वस्थे मीमथास्वस्थे मीमथा थेमवेमथाथेम वा हेमवा वे मीमवस्य स्यावे मीमवस्यास्य स्यावावस्य वरे वरे स्यावावस्य वरे स्यवरे वरे स्यस्य वर आवरे स्यस्य वर आवरे वर आपृथिव्याः पृथिव्या आवरे वर आपृथिव्याः आपृथिव्याः पृथिव्या आपृथिव्या आर आरे पृथिव्या आपृथिव्या आरे आर आरे पृथिव्याः पृथिव्या आरे शत्रून् शत्रूनारे पृथिव्याः पृथिव्या आरे शत्रूनो आरे शत्रून् शत्रूनार आरे शत्रून् कृणुहि कृणुहि शत्रूनार आरे शत्रून् कृणुहि शत्रून् कृणुहि कृणुहि शत्रून् शत्रून् कृणुहि सर्ववेरः सर्ववेरः कृणुहि शत्रून् शत्रून् कृणुहि सर्ववेरः सर्ववेरः सर्ववेरः कृणुहि कृणुहि सर्ववेर आ सर्ववेरः कृणुहि कृणुहि सर्ववेर आ सर्ववेर आ सर्ववेरः सर्ववेर एदमिदमा सर्ववेरः सर्ववेर एदम् सर्ववेर इति सर्ववीरः गन्मागन्मदेवगजनम् पृथिव्याः पृथिव्या देवगजनमगन्मागन्मदेवगजनम् पृथिव्याः गजनम् पृथिव्याः पृथिव्या देवगजनम् देवगजनम् पृथिव्या विश्वे विश्वे पृथिव्या देवगजनम् देवगजनम् पृथिव्या विश्वे देवगजनमिति देवायजनम् पृथिव्या विश्वे विश्वे पृथिव्या पृथिव्या विश्वे देवा देवा विश्वे पृथिव्या पृथिव्या विश्वे देवा विश्वे देवा देवा विश्वे विश्वे देवा यद्यद्देवा विश्वे विश्वे देवायतो देवा यद्यद्देवा देवायदजु सन्ताजु सन्त यद्देवा देवायदजु सन्ताजु सन्ताजु सन्त यद्यदजु सन्त पूर्वे पूर्वे जु सन्त यद्यदजु सन्त पूर्वे सन्त पूर्वे पूर्वे जु सन्ताजु सन्त पूर्वर्क्षामाभ्यां वृक्षामाभ्यां पूर्वे जु सन्ताजु सन्त पूर्वर्क्षामाभ्यां ृक्षामाभ्यां वृक्षामाभ्यां पूर्वे पूर्वर्क्षामाभ्यां यजुषा यजुषर्क्षामाभ्यां पूर्वे पूर्वर्क्षामाभ्यां यजुषाक्षामाभ्यां यजुषा यजुषर्क्षामाभ्यां वृक्षामाभ्यां यजुषा सन्तरन्तः सन्तरन्तो यजुषर्क्षामाभ्यां वृक्षामाभ्यां यजुषा सन्तरन्तः यजुषा सन्तरन्तः सन्तरन्तो यजुषा यजुषा सन्तरन्तो राजो रायः सन्तरन्तो यजुषा यजुषा सन्तरन्तो रायः सन्तरन्तो राजो राजस्सन्तरन्तः सन्तरन्तो राजस्पोषेण पोषेण राजस्सन्तरन्तः सन्तरन्तो राजस्पोषेण सन्तरन्त इति सन्तरन्तः राजस्पोषेण पोषेण राजो राजस्पोषेण सगौ सम्पोषेण राजो राजस्पोषेण सम्पोषेण सगौ सम्पोषेण पोषेण समिशेषा सम्पोषेण पोषेण समिषा समिशेषा सगौ समिषाम देममदे मेषा सगौ समिषाम देम शाम देममदे मेषेषाम देम देमेति मदेमा यन्ते इयमियन्ते शुक्र शुक्रत इयमियन्ते शुक्र शुक्र शुक्रदेते शुक्रतनोस्तनोः शुक्रदेते शुक्रतनोः शुक्रतनोस्तनोः शुक्र शुक्रतनोरिदमिदन्तनोः शुक्र शुक्रतनोरिदम् तनोरिदमिदन्तनोस्तनोरिदम् वर्चो वर्च इदन्तनोस्तनोरिदम् वर्चः इदम् वर्चो वर्च इदमिदम् वर्चस्तया दया वर्च इदमिदम् वर्चस्तयास्तया दया वर्चो वर्चस्तया सगोसन्तया वर्चो वर्चस्तया संतया सगोसन्तया दया सम्भव भव सन्तया दया सम्भव भव सगो सम्भव भ्राजम् भ्राजम् भव सगो सम्भव भ्राजम् भव भ्राजम् भ्राजम् भव भव भ्राजम् गच्छ गच्छ भ्राजम् भव भव भ्राजम् भयतः शीर्ष्णी सानो नस्वो भयतः शीर्ष्णी भयतः शीर्ष्णी सानः भयतः शीर्ष्णी ीत्युभयतः आदित्यास्य स्यादित्यास्य स्यादित्यास्य स्यादित्यासि आदित्यास्य स्यादित्यादित्यासि शुक्रा शुक्रास्यादित्यादित्यासि शुक्रा शुक्रासि चन्द्रा चन्द्रासि शुक्रा शुक्रासि चन्द्रास्यसि चन्द्रा चन्द्रासि बृहस्पतिरसि चन्द्रा चन्द्रासि बृहस्पतिः राजस्तो तेरा यस्य गुंसकुं राजस्तो तेतो तेरा यस्य राजस्य सगौ सगौ राजो राजस्सन्देवि देवि सगौ राजो राजस्सन्देवि सन्देवि देवि सगौ सन्देवि देव्या देव्या देवि सगौ सन्देवि देव्या देवि देव्या देव्या देवि देवि देव्योर्वश्योर्वश्या देव्या देवि देवि देव्योर्वश्या देव्योर्वश्योर्वश्या देव्या देव्योर्वश्या वश्यस्व वश्यस्वोर्वश्या देव्या देव्योर्वश्या वश्यस्वर्वश्या पश्यस्व पश्यस्वोर्वश्योर्वश्या पश्यस्व पष्टीमति पष्टीमति पश्यस्वोर्वश्योर्वश्या पश्यस्व पष्टीमति यस्व पष्टीमति पष्टीमति पश्यस्व पश्यस्वष्टीमति ते ते पष्टीमति पश्यस्व पश्यस्वष्टीमति ते पष्टीमति ते ते पष्टीमति पष्टीमति ते ते पष्टीमति पष्टीमति ते सपेय सुरेता सुरेता सपेय ते सपेय सुरेता सपेय सुरेता सुरेता सपेय सपेय सुरेता रेतो रेत सुरेता सपेय सपेय सुरेता रेतः रेता रेतो रेत सुरेता सुरेता रेतो दधाना दधाना रेत सुरेता सुरेता रेतो दधाना रेता इति सुरेताः रेतो दधाना दधाना रेतो दधाना वीरं वीरं दधाना रेतो दधाना वीरं दधाना वीरं वीरं दधाना दधाना वीरं विदेज विदेज वीरं दधाना दधाना वीरं विदेज वीरं विदेज विदेज वीरं वीरं विदेज तव तव विदेज वीरं वीरं विदेज तव तव तव विदेज विदेज तव सन्दृशि सन्दृशि तव विदेज विदेज तव सन्दृशि तव सन्दृशि सन्दृशि तव तव सन्दृशि मामा सन्दृशि तव तव सन्दृशि मा सन्दृशि मामा सन्दृशि सन्दृशि माहमहं मा सन्दृशि सन्दृशि माहं सन्दृशीति सन्दृशि माहमहं मामाहगो राजो राजोऽहं मामाहगो राजः हगो राजो राजोऽहं हगो राजस्पोषेण कोषेण राजोऽहं हगो राजस्पोषेण राजस्पोषेण पोषेण राजो राजस्पोषेण विविपोषेण राजो राजस्पोषेण वि पोषेण विविपोषेण पोषेण वियोषं योषं विपोषेण पोषेण वियोषं योषं योषं विविजोषं योषं गुंषणाते ते गुंषणागुंषणाते अगुंषणगुंषस्ते गुंषणागुंषणाते अगुंषुः ते अगुंषणगुंषस्ते ते अगुंषपृच्छ्यतां पृच्छ्यतामगुंषस्ते ते अगुंषपृच्छ्यतां पृच्छ्यतामगुंषरगुंषपृच्छ्यतां परुषा पुरुषा पृच्छ्यतामगुंषरगुंषपृच्छ्यतां पुरुषा पुरुषा पुरुषा पृच्छ्यतां पृच्छ्यतां पुरुषा परुः परुः पुरुषा पृच्छ्यतां पृच्छ्यतां पुरुषा परुः पुरुषा परुः परुः पुरुषा पुरुषा परुर्गन्धो गन्धः परुः पुरुषा पुरुषा परुर्गन्धः गन्धो गन्धः परुः परुर्गन्धस्ते ते गन्धः परुः परुर्गन्धस्ते गन्धस्ते ते गन्धो गन्धस्ते कामं कामं ते गन्धो गन्धस्ते कामं ते कामं कामं ते ते काममवत्वतु कामं ते काममवतु काममवत्वतु कामं काममवतु मदाय मदायावतु कामं काममवतु मदायावतु मदाय मदायावत्त्वतु मदाय रसो रसो मदायावत्त्वतु मदाय रसः मदाय रसो रसो मदाय मदाय रसो अच्युतो अच्युतो रसो मदाय मदाय रसो अच्युतः रसो अच्युतो अच्युतो रसो रसो अच्युतो मात्यो मात्यो अच्युतो रसो रसो अच्युतो मात्यः अच्युतो मात्यो मात्यो अच्युतो अच्युतो मात्यो स्यस्य मात्यो अच्युतो अच्युतो मात्योऽसि मात्यो स्यस्य मात्यो मात्योऽसि शुक्रः शुक्रोऽसि मात्यो मात्योऽसि शुक्रः शुक्रोऽस्य शुक्रस्ते ते शुक्रोऽस्य शुक्रस्ते शुक्रस्ते ते शुक्रः शुक्रस्ते ग्रहो ग्रहस्ते शुक्रः शुक्रस्ते ग्रहः ग्रहो ग्रहस्ते ते ग्रहोऽभ्यभिग्रहस्ते ते ग्रहोऽभिग्रहोऽभ्यभिग्रहो ग्रहोऽभित्यन्त्यमभिग्रहो ग्रहोऽभित्यम् अभित्यन्त्यमभ्यभित्यं देवं देवन्त्यमभ्यभित्यं देवं यं देवं देवं चञ्चन् देवगो सवितारगो सवितारं देवं चञ्चन् देवगो सवितारं सवितारगोसवितारं देवं देवगो सवितारमुण्योरुण्योऽसवितारं देवं देवगो सवितारमुण्यो सवितारमुण्योरुण्यो सवितारगोसवितारमुण्यो कविक्रतुं कविक्रतुमुण्यो सवितारगो सवितारमुण्यो कविक्रतुमुण्यो कविक्रतुं कविक्रतुमुण्योरुण्यो कविक्रतमर्चाम्यर्चामि कविक्रतुमुण्योरुण्यो कविक्रतमर्चामि कविक्रतुमर्चाम्यर्चामि कविक्रतुं कविक्रतुमर्चामि सत्यसवसं सत्यसवसमर्चामि कविक्रतुं कविक्रतुमर्चामि सत्यसवसं कविक्रतुमिति कविक्रतुमर्चामि सत्यसवसं सत्यसवसमर्चाम्यर्चामि सत्यसवसं रत्नधागुं रत्नधागुं सत्यसवसमर्चाम्यर्चामि सत्यसवसं रत्नधा सत्यसवसं रत्नधागुं रत्नधागुं सत्यसवसं सत्यसवसं रत्नधामभ्यभिरत्नधागुं सत्यसवसं सत्यसवसं रत्नधामभि सत्यसवसमिति सत्यसवसं रत्नधामभ्यभिरत्नधागुं रत्नधामभिप्रियं प्रियमभिरत्नधागुं रत्नधामभिप्रियं रत्नधामिति रत्नधा प्रियं प्रियमभ्यभिप्रियं मतिं मतिं प्रियमभ्यभिप्रियं मतिं प्रियं मतिं मतिं प्रियं प्रियं मतिमूर्ध्वोर्ध्वा मतिं प्रियं प्रियं मतिमूर्ध्वार्ध्वोर्ध्वा मतिं मतिमूर्ध्वायश्चैश्चोर्ध्वामतिमतिमूर्ध्वायश्चोर्ध्वायश्चैश्चोर्ध्वोर्ध्वायस्यामतिरमदर्यस्योर्ध्वोर्ध्वायस्यामतिः अमृतेन संयत्ते संयत्ते ते संयत् संयत्ते गोर्गोस्ते संयत् संयत्ते गोः गोर्गोस्ते ते गोरस्मे अस्मे गोस्ते ते गोरस्मे गोरस्मे अस्मे गोर्गोरस्मे चन्द्राणि चन्द्राण्यस्मे गोर्गोरस्मे चन्द्राणि अस्मे चन्द्राणि चन्द्राण्यस्मे अस्मे चन्द्राणि तपसस्तपसश्चन्द्राण्यस्मे अस्मे चन्द्राणि तपसः अस्मे इत्यस्मे चन्द्राणि तपसस्तपसश्चन्द्राणि चन्द्राणि तपसस्तनोस्तनोस्तपसश्चन्द्राणि चन्द्राणि तपसस्तनोः तपसस्तनोस्तनोस्तपसस्तपसस्तनोरस्य सितनोस्तपसस्तपसस्तनोरसि नोरस्य सितनोस्तनोरसि प्रजापतेः प्रजापतेरसि तनोस्तनोरसि प्रजापतेः प्रजापतेः प्रजापतेरस्यसि प्रजापतेर्वर्णो वर्णः प्रजापतेरस्यसि प्रजापतेर्वर्णः प्रजापतेर्वर्णो वर्णः प्रजापतेः प्रजापतेर्वर्णस्तस्यास्तस्यावर्णः प्रजापतेः प्रजापतेर्वर्णस्तस्याः प्रजापतेरिति प्रजापतेः वर्णस्तस्यास्तस्यावर्णो वर्णस्तस्यास्ते तेतस्यावर्णो वर्णस्तस्यास्ते स्यास्ते तेतस्यास्तस्यास्ते सहस्रपोषकौ सहस्रपोषं तेतस्यास्तस्यास्ते सहस्रपोषं सहस्रपोषकं सहस्रपोषं ते ते सहस्रपोषं पुष्यन्त्याः पुष्यन्त्याः सहस्रपोषं ते ते सहस्रपोषं पुष्यन्त्याः सहस्रपोषं पुष्यन्त्याः पुष्यन्त्याः सहस्रपोषकौ सहस्रपोषं पुष्यन्त्याश्च रमेण च रमेण पुष्यन्त्याः सहस्रपोषकौ सहस्रपोषं पुष्यन्त्याश्च रमेण सहस्रपोषमिति सहस्रपोषं पुष्यन्त्याश्च रमेण च रमेण पुष्यन्त्याः पुष्यन्त्याश्च रमेण पशुना पशुना च रमेण पुष्यन्त्याः पुष्यन्त्याश्च रमेण पशुना रमेण पशुना पशुना च रमेण च रमेण पशुना क्रीणामि क्रीणामि पशुना च रमेण च रमेण पशुना क्रीणामि पशुना क्रीणामि क्रीणामि पशुना पशुना क्रीणाम्यस्मे अस्मे क्रीणामि पशुना पशुना क्रीणाम्यस्मे क्रीणाम्यस्मे अस्मे क्रीणामि क्रीणाम्यस्मे ते तेऽस्मे क्रीणामि क्रीणाम्यस्मे ते अस्मे ते तेऽस्मे अस्मे ते बन्धुर्बन्धुस्तेऽस्मे अस्मे ते बन्धुः अस्मे इत्यस्मे बन्धुर्बन्धुस्ते ते बन्धुर्मयि मयि बन्धुस्ते ते बन्धुर्मयि बन्धुर्मयि मयि बन्धुर्बन्धुर्मयि ते ते मयि बन्धुर्बन्धुर्मयि ते मयि ते ते मयि मयि ते राजो राजस्ते मयि मयि ते राजः राजो राजस्ते ते राजश्रयन्तागुश्रयन्तागुं राजस्ते ते राजश्रयन्ता राजश्रयन्तागुश्रयन्तागुं राजो राजश्रयन्तामस्मे अस्मे श्रयन्तागुं राजो राजश्रयन्तामस्मे श्रयन्तामस्मे अस्मे श्रयन्तागुश्रयन्तामस्मे ज्योतिर्ज्योतिरस्मे श्रयन्तागुश्रयन्तामस्मे ज्योतिः अस्मे ज्योतिर्ज्योतिरस्मे अस्मे ज्योतिः सोमविक्रयिणि सोमविक्रयिण ज्योतिरस्मे अस्मे ज्योतिः सोमविक्रयिणि अस्मे इत्यस्मे ज्योतिः सोमविक्रयिणि सोमविक्रयिण ज्योतिर्ज्योतिः सोमविक्रयिणि तमस्तमः सोमविक्रयिणि ज्योतिर्ज्योतिः सोमविक्रयिणि समः सोमविक्रयिणि तमस्तमः सोमविक्रयिणि सोमविक्रयिणि तमो मित्रो मित्रस्तमः सोमविक्रयिणि सोमविक्रयिणि तमो मित्रः सोमविक्रयिणीति सोम विक्रयिणि तमो मित्रो मित्रस्तमस्तमो मित्रो नो नो मित्रस्तमस्तमो मित्रो नः मित्रो नो नो मित्रो मित्रो न आनो मित्रो मित्रो न आनो न एहि यानो न एहि एहि एहि सुमित्रधा सुमित्रधा इह्येहि सुमित्रधाः सुमित्रधा सुमित्रधा इहि सुमित्रधा इन्द्रस्येन्द्रस्य सुमित्रधा इहि सुमित्रधा इन्द्रस्य सुमित्रधा इन्द्रस्येन्द्रस्य सुमित्रधा सुमित्रधा इन्द्रस्योरुमूरुमिन्द्रस्य सुमित्रधा सुमित्रधा इन्द्रस्योरुम् सुमित्रधा इति सुमित्राधः इन्द्रस्योरुमूरुमिन्द्रस्येन्द्रस्योरुमूरुमिन्द्रस्येन्द्रस्योरुमा ऊरुमोरुमोरुमाविशविशोरुमोरुमाविशा विषविश दक्षिणम् दक्षिणम् विषाविश दक्षिणम् दक्षिणम् दक्षिणम् विषविश दक्षिणमुषन्नुषन् दक्षिणम् विषविश दक्षिणमुषन् दक्षिणमुषन्नुषन् दक्षिणम् दक्षिणमुषन्नुषन्तमुषन्तमुषन्तमुषन् दक्षिणम् दक्षिणमुषन्नुषन्तम् उषन्तमुषन्तमुषन्नुषन्नुषन्तग्स्योनस्योनुषन्तमुषन्नुषन्नुषन्तग्स्योनः उषन्तग्स्योनस्योनुषन्तमुषन्तग्स्योनस्योनग्नुस्योनग्नुस्योन उषन्तमुषन्तग्नस्योनस्योनम् स्वानस्वानस्योनग्स्वानस्वानस्योनग्स्वानस्योनग्स्वानस्वानस्योनग्स्वानस्योनग्स्वानस्योनग्स्वानस्वानस्योनग्स्वानभ्राज भ्राजस्वानस्योनग्स्योनग्स्वानभ्राजा स्वानभ्राजस्वानस्वानभ्राजाङ्घारे हस्त हस्त बम्भारे घारे घारे बम्भारे हस्त बम्भारे हस्त हस्त बम्भारे बम्भारे हस्त सुहस्त सुहस्त हस्त बम्भारे हस्त सुहस्त हस्त सुहस्त सुहस्त हस्त हस्त सुहस्त कृशानो कृशानो सुहस्त हस्त हस्त सुहस्त कृशानो सुहस्त कृशानो कृशानो सुहस्त सुहस्त कृशान वेत एते कृशानो सुहस्त सुहस्त कृशान वेते सुहस्ते दिशु हस्त कृशान वेत एते कृशानो कृशान वेते भोव एते कृशानो कृशान वेते वः कृशान विधि कृशानो एते भोव एत एते वस्वमक्रेणा स्वमक्रेणा व एत एते वस्वमक्रेणा स्वमक्रेणा स्वमक्रेणा वव स्वमक्रेणास्तागुस्तान् स्वमक्रेणा वव स्वमक्रेणास्तान् स्वमक्रेणास्तागुस्तान् स्वमक्रेणा स्वमक्रेणास्तान् रक्षध्वगो रक्षध्वन्तान् स्वमक्रेणा स्वमक्रेणास्तान् रक्षध्वम् स्वमक्रयणा इति सोमाक्रयणा रक्षध्वगो रक्षध्वन्तागुस्तान् रक्षध्वम् मा रक्षध्वन्तागुस्तान् रक्षध्वम् रक्षध्वम् मा रक्षध्वगुं रक्षध्वम् मा वो गो मा रक्षध्वगुं रक्षध्वम् मा वः वो गो मा बोधभन्दभनु वो मा बोधभन्नु बोधभन्दभनु वो बोधभन्नु धन्निति दभन्नु दायुषायुषो दुदायुषा स्वायुषा स्वायुषायुषो दुदायुषा स्वायुषा आयुषा स्वायुषा स्वायुषायुषायुषा स्वायुषो दुत् स्वायुषायुषायुषा स्वायुषो स्वायुषो दुत् स्वायुषा स्वायुषो दोषधीनामोषधीनामुत्स्वायुषा स्वायुषो दोषधीनाम् आयुषेति सु आयुषा दोषधीनामोषधीनामुद दोषधीना कुमरसे नरसेनौषधीनामुद दोषधीना कुमरसेना ओषधीना गोरसे नरसेनौषधीनामोषधीना गोरसेनो दुद्रसेनौषधीनामोषधीना गोरसेनो रसेनो दुद्रसे नरसेनोत्पर्जन्यस्य पर्जन्यस्योद्रसे नरसेनोत्पर्जन्यस्य पर्जन्यस्य पर्जन्यस्योदुत्पर्जन्यस्य सुष्मेण सुष्मेण पर्जन्यस्योदुत्पर्जन्यस्य सुष्मेण पर्जन्यस्य सुष्मेण सुष्मेण पर्जन्यस्य पर्जन्यस्य सुष्मेणोदुच्छुष्मेण पर्जन्यस्य पर्जन्यस्य सुष्मेणो सुष्मेणोदुच्छुष्मेण सुष्मेणोदस्थामस्थामुच्छुष्मेण सुष्मेणोदस्थामस्थामस्थामदुदस्थामृतागुम् अमृतागुम् अस्थादुदस्थामृतानुम् अस्थामृतागुम् अमृतागुम् अस्थामस्थामृतागुम् अन्वन्ममृतागुम् अस्थामस्थामृतागुम् अनु अमृतागुम् अन्वन्ममृतागुम् अमृतागुम् अनु अन्वित्यनु उर्वन्तरिक्षमन्तरिक्षमुरु उर्वन्तरिक्षमन्वन्वन्तरिक्षमुरु उर्वन्तरिक्षमनु अन्तरिक्षमन्वन्वन्तरिक्षमन्तरिक्षमन्विहिष्यन्वन्तरिक्षमन्तरिक्षमन्विहि अन्तरिक्षमन्तरिक्षमुरु विश्वानि सम्राट् विश्वा सम्राट् विश्वा विश्वा सम्राट् सम्राट् विश्वेदि विश्वा सम्राट् सम्राट् विश्वेत् सम्राडिति सम्राट् विश्वेदि विश्वा विश्वेत्तानि तानि विश्वा विश्वेत्तानि तानि तानि दित्तानि वरुणस्य वरुणस्य तानि दित्तानि वरुणस्य तानि वरुणस्य वरुणस्य तानि वरुणस्य व्रतानि व्रतानि वरुणस्य तानि वरुणस्य व्रतानि वरुणस्य व्रतानि व्रतानि वरुणस्य वरुणस्य व्रतानि वनेषु वनेषु व्रतानि वरुणस्य वरुणस्य व्रतानि वनेषु व्रतानि वनेषु वनेषु व्रतानि व्रतानि वनेषु विविवनेषु व्रतानि व्रतानि वनेषु विवनेषु विविवनेषु वनेषु व्यन्तरिक्षमन्तरिक्षम् विवनेषु वनेषु व्यन्तरिक्षम् व्यन्तरिक्षमन्तरिक्षम् विव्यन्तरिक्षम् ततानन्तरिक्षम् विव्यन्तरिक्षम् ददानान्तरिक्षम् ददान ददानान्तरिक्षमन्तरिक्षम् ददान वाजम् वाजम् ददानान्तरिक्षमन्तरिक्षम् ददान वाजम् वाजम् वाजम् ददान ददान वाजमर्वत्स्वर्वत्सु वाजम् ददान ददान वाजमर्वत्सु वाजमर्वत्स्वर्वत्सु वाजम् वाजमर्वत्सु वयः पयोर्वत्सु वाजम् वाजमर्वत्सु वयः अर्वत्सु वयः पयोर्वत्स्वर्वत्सु वयो अग्नियास्वग्नियासु वयोर्वत्स्वर्वत्सु वयो अग्नियासु अर्वत्स्वित्यर्वतोऽसु वयो अग्नियास्वग्नियासु वयः पयो अग्नियासु हृत्सु हृत्स्वग्नियासु वयः पयो अग्नियासु हृत्सु अग्नियासु हृत्सु हृत्स्वग्नियास्वग्नयासु हृत्सु कृतम् कृतकम् हृत्स्वग्नयास्वग्नयासु हृत्सु कृतम् कृतम् कृतकम् हृत्सु हृत्सु कृतम् वरुणो वरुणः कृतकम् हृत्सु हृत्सु कृतम् वरुणः स्वेति हृतो वरुणो वरुणः कृतम् कृतम् वरुणो विक्षु विक्षु वरुणः कृतम् कृतम् वरुणो विक्षु वरुणो विक्षु विक्षु वरुणो वरुणो विक्ष्वग्निमग्निम् विक्षु वरुणो वरुणो विक्ष्वग्निम् विक्ष्वग्निमग्निम् विक्षु विक्ष्वग्निम् दिवि दिव्यग्निम् विक्षु विक्ष्वग्निम् दिवि अग्निम् दिवि दिव्यग्निमग्निम् दिवि सूर्यगो सूर्यम् दिव्यग्निमग्निम् दिवि सूर्यम् सूर्यगो सूर्यम् दिवि दिवि सूर्यमदधात् सूर्यम् दिवि दिवि सूर्यमदधात् सूर्यमदधात् दधात् सूर्यगो सूर्यमदधात् सोमगो सोममदधात् सूर्यगो सूर्यमदधात् सोमम् सोमगो सोममदधात् सोममद्रावद्रौ सोममदधात् सोममद्रौ सोममद्रावद्रौ सोमगो सोममद्रावुदुदद्रौ सोमगो सोममद्रावुतो द्रावुदुद्यन्द्यमुद्यम् जातवेदसञ्जातवेदसञ्जातवेदसञ्जातवेदसं देवं देवं जातवेदसं जातवेदसं देवं जातवेदसं देवं देवं जातवेदसं जातवेदसं देवं वहन्ति वहन्ति देवं जातवेदसं जातवेदसं देवं वहन्ति जातवेदसमिति जाता वेदसं देवं वहन्ति वहन्ति देवं देवं वहन्ति केतवः केतवो वहन्ति देवं देवं वहन्ति केतवः वहन्ति केतवः केतवो वहन्ति वहन्ति केतवः इति केतवः दृशे विश्वाय विश्वाय दृशे दृशे विश्वाय सूर्यगो सूर्यं विश्वाय दृशे दृशे विश्वाय सूर्यम् विश्वाय सूर्यगो सूर्यं विश्वाय विश्वाय सूर्यम् सूर्यमिति सूर्यम् श्रावोस्रावुस्रा वेदमिदमोस्रावुस्रा वेदम् एतमितमेतम् धूरुषाहौ धूरुषाहावितमेतम् धूरुषाहौ धूरुषाहौ धूरुषाहावितमितम् धूरुषाहावनश्रू अनश्रू धूरुषाहावितमितम् धूरुषाहावनश्रू धूरुषाहावनश्रू अनश्रू धूरुषाहौ धूरुषाहावनश्रू अवीरहणावीरहणावनश्रू धूरुषाहौ धूरुषाहावनश्रू अवीरहणौ धूरुषाहावितिदूसाहौनश्रू अवीरहणावीरहणावनश्रू अनश्रू अवीरहणौ ब्रह्मचोदनौ ब्रह्मचोदनावीरहणावनश्रू अनश्रू अवीरहणौ ब्रह्मचोदनौ अनश्रू इत्यनश्रू अवीरहणौ ब्रह्मचोदनौ ब्रह्मचोदनावीरहणावीरहणौ ब्रह्मचोदनौ वरुणस्य वरुणस्य ब्रह्मचोदनावीरहणावीरहणौ ब्रह्मचोदनौ वरुणस्य वीरहणावित्यवीराहणौ वरुणस्य वरुणस्य ब्रह्मचोदनौ ब्रह्मचोदनौ वरुणस्य स्कम्भनग्नस्कम्भनम् वरुणस्य ब्रह्मचोदनौ ब्रह्मचोदनौ वरुणस्य स्कम्भनम् ब्रह्मचोदनाविति ब्रह्मचोदनौ वरुणस्य स्कम्भनग्नस्कम्भनम् वरुणस्य वरुणस्य स्कम्भनमस्य स्कम्भनम् वरुणस्य वरुणस्य स्कम्भनमसि स्कम्भनमस्य स्कम्भनग्नस्कम्भनमसि वरुणस्य वरुणस्य स्कम्भनग्नस्कम्भनमसि वरुणस्य वरुणस्य वरुणस्यास्य वरुणस्य स्कम्भसत्यनग्नस्कम्भसत्यनम् वरुणस्य वरुणस्य शिवरुणस्य स्कम्भसर्जनम् वरुणस्य स्कम्भसर्जनग्स्कम्भसर्जनम् वरुणस्य वरुणस्य स्कम्भसर्जनमस्य स्कम्भसर्जनम् वरुणस्य वरुणस्य स्कम्भसर्जनमसि स्कम्भसर्जनमस्य स्कम्भसर्जनग्स्कम्भसर्जनमसि प्रत्यस्तः प्रत्यस्तोऽसि स्कम्भसर्जनग्स्कम्भसर्जनमसि प्रत्यस्तः स्कम्भसर्जनमिति स्कम्भसर्जनम् प्रत्यस्तः प्रत्यस्तोऽस्यसि प्रत्यस्तो वरुणस्य वरुणस्य प्रत्यस्तोऽस्यसि प्रत्यस्तो वरुणस्य प्रत्यस्तो वरुणस्य वरुणस्य प्रत्यस्तः प्रत्यस्तो वरुणस्य पाशः पाशो वरुणस्य प्रत्यस्तः प्रत्यस्तो वरुणस्य पाशः इति प्रति वरुणस्य पाशः पाशो वरुणस्य वरुणस्य पाशः इति पाशः प्रच्यवस्व च्यवस्व प्रच्यवस्व भुवो भुवश्च्यवस्व प्रच्यवस्व भुवः च्यवस्व भुवो भुवश्च्यवस्व च्यवस्व भुवस्पते तते भुवश्च्यवस्व च्यवस्व भुवस्पते भुवस्पते पते भुवो भुवस्पते विश्वानि विश्वानि पते भुवो भुवस्पते विश्वानि विश्वानि विश्वानि पते पते विश्वान्यभ्यभि विश्वानि पते पते विश्वान्यभि विश्वान्यभ्यभि विश्वानि विश्वान्यभिधामानि धामान्यभि विश्वानि विश्वान्यभिधामानि अभिधामानि धामान्यभ्यभिधामानि मामा धामान्यभ्यभिधामानि मामानि मामा धामानि धामानि मात्वा परिपरि परिपरि त्वा मामात्मा परिपरि परिपरि परिपरि त्वा परिपरि विदद् विदत् परिपरि त्वा परिपरि विदत् परिपरि विदद् विदत् परिपरि परिपरि विदन्मा मा विदत् परिपरि परिपरि विदन्मा परिपरीति परि परि विदन्मा मा विदत् विदन्मात्मा त्वा मा विदत् विदन्मात्मा त्वा मामात्मा परिबन्धिनः परिबन्धिनस्त्वा मामात्मा परिबन्धिनः परिबन्धिनः परिबन्धिनस्वात्मा परिबन्धिनो विदन् विदन् परिबन्धिनस्वात्मा परिबन्धिनो विदन् परिबन्धिनो विदन् विदन् परिबन्धिनः परिबन्धिनो विदन् मा विदन् परिबन्धिनः परिबन्धिनो विदन् मा परिबन्धिन इति परिबन्धिनः मा विदन् विदन् मात्वा मा विदन् विदन् मात्वा मामात्वा वृका वृकात्वा मामात्वा वृका वृकास्त्वात्वा वृका अघायवो घायवो वृकास्त्वात्वा वृका अघायवः अघायवो घायवो वृका वृका अघायवो मामा घायवो वृका वृका अघायवो मा घायवो मामा घायवो घायवो मा गन्धर्वो गन्धर्वो मा घायवो घायवो मा गन्धर्वः इत्यघायवः गन्धर्वो गन्धर्वो मा गन्धर्वो विश्वावसुर् विश्वावसुर्गन्धर्वो मा गन्धर्वो विश्वावसु गन्धर्वो विश्वावसुर्विश्वावसुर्गन्धर्वो गन्धर्वो विश्वावसुरा विश्वावसुर्गन्धर्वो गन्धर्वो विश्वावसुरा विश्वावसुरा विश्वावसुर्विश्वावसुरादघदघदा विश्वावसुर्विश्वावसुरादघद् विश्वावसुरिति विश्वासुः आदघद्दघदादघच्छ्येन श्येनोदघदादघच्छ्येनः गच्छेन श्येनोदघद्दघच्छ्येनो भूत्वा भूत्वा श्येनोदघद्दघच्छ्येनो भूत्वा श्येनो भूत्वा भूत्वा श्येन श्येनो भूत्वा परापरा भूत्वा श्येन श्येनो भूत्वा परा भूत्वा परापरा भूत्वा भूत्वा परा भूत्वा भूत्वा परापता परापत पत परापरापत यजमानस्य यजमानस्य पद परापरापत यजमानस्य यजमानस्य यजमानस्य पद पद यजमानस्य नो नो यजमानस्य पद पद यजमानस्य नः यजमानस्य नो नो यजमानस्य यजमानस्य नो गृहे गृहे नो यजमानस्य यजमानस्य नो गृहे गृहे गृहे नो नो गृहे देवैर्गृहे नो नो गृहे देवैः देवैर्देवैर्गृहे गृहे देवैः सद्गुस्कृतं सद्गुस्कृतं देवैर्गृहे गृहे देवैः सद्गुस्कृतं देवैः सद्गुस्कृतं सद्गुस्कृतं देवैर्देवैः सद्गुस्कृतं यजमानस्य यजमानस्य सद्गुस्कृतं देवैर्देवैः सद्गुस्कृतं यजमानस्य सद्गुस्कृतं यजमानस्य यजमानस्य सद्गुस्कृतं सद्गुस्कृतं यजमानस्य स्वस्त्ययनि स्वस्त्ययनि यजमानस्य सद्गुस्कृतं सद्गुस्कृतं यजमानस्य स्वस्त्ययनि यजमानस्य स्वस्त्ययनि स्वस्त्ययनि यजमानस्य यजमानस्य स्वस्त्ययन्यस्य स्वस्त्ययनि यजमानस्य यजमानस्य स्वस्त्ययन्यसि स्वस्त्ययन्यस्य स्वस्त्ययनि स्वस्त्ययन्यस्यप्यप्यसि स्वस्त्ययनि स्वस्त्ययन्यस्यपि स्वस्त्ययनीति स्वस्ति अयनि अस्यप्यप्यस्यपि पन्थां पन्थ पन्थामप्यस्य पिबन्थाम् पन्थामप्यपि पन्थामगस्मह्यगस्महि पन्थामप्यपि पन्थामगस्महि पन्थामगस्मह्यगस्महि पन्थाम् पन्थामगस्महि स्वस्तिगागुस्वस्तिगामगस्महि पन्थाम् पन्थामगस्महि स्वस्तिगामगस्महि स्वस्तिगागुस्वस्तिगामगस्मह्यगस्महि स्वस्तिगामनेह समनेह सग्गुस्वस्तिगामगस्मह्यगस्महि स्वस्तिगामनेह समनेह समनेह सग्गुस्वस्तिगागुस्वस्तिगामनेह संयेन येनानेह सग्गुस्वस्तिगागुस्वस्तिगामनेह संयेन स्वस्तिगामिति स्वस्तिगाम् संयेन येनानेह समनेह संयेन विश्वा विश्वायेनानेह समनेह संयेन विश्वाः येन विश्वा विश्वायेन येन विश्वाः परिपरि विश्वायेन येन विश्वाः परि विश्वाः परिपरि विश्वा विश्वाः परिद्विषो द्विषः परि विश्वा विश्वाः परिद्विषः द्विषो द्विषः परिपरि द्विषो वृणक्ति वृणक्ति द्विषः परिपरि द्विषो वृणक्ति द्विषो वृणक्ति वृणक्ति द्विषो द्विषो वृणक्ति विन्दते विन्दते वृणक्ति द्विषो द्विषो वृणक्ति विन्दते वृणक्ति विन्दते विन्दते वृणक्ति वृणक्ति विन्दते वसु वसु विन्दते वृणक्ति वृणक्ति विन्दते वसु विन्दते वसु वसु विन्दते विन्दते वसु नमो नमो वसु विन्दते विन्दते वसु नमः वसु नमो नमो वसु वसु नमो मित्रस्य मित्रस्य नमो वसु वसु नमो मित्रस्य नमो मित्रस्य मित्रस्य नमो नमो मित्रस्य वरुणस्य वरुणस्य मित्रस्य नमो नमो मित्रस्य वरुणस्य मित्रस्य वरुणस्य वरुणस्य मित्रस्य मित्रस्य वरुणस्य चक्षसे चक्षसे वरुणस्य मित्रस्य मित्रस्य वरुणस्य चक्षसे चक्षसे चक्षसे वरुणस्य वरुणस्य चक्षसे महो महश्चक्षसे वरुणस्य वरुणस्य चक्षसे महः चक्षसे महो महश्चक्षसे चक्षसे महो देवाय देवाय महश्चक्षसे चक्षसे महो देवाय महो देवाय देवाय महो महो देवाय तत्तद्देवाय महो महो देवाय तत् देवाय तत्तद्देवाय देवाय तदृतमृतम् तद्देवाय देवाय तदृतम् तदृतमृतम् तत्तदृतगोंसपर्यतसपर्यतर्तम् तत्तदृतगोंसपर्यत मृतगोंसपर्यतसपर्यतर्तमृतगोंसपर्यत दूरे दृशे दूरे दृशे सपर्यतर्तमृतगोंसपर्यत दूरे दृशे दूरे दृशे दूरे दृशे सपर्यतसपर्यत दूरे दृशे देवजाताय देवजाताय दूरे दृशे सपर्यतसपर्यत दूरे दृशे देवजाताय दूरे दृशे देवजाताय देवजाताय दूरे दृशे दूरे दृशे देवजाताय केतवे केतवे देवजाताय दूरे दृशे दूरे दृशे देवजाताय केतवे दृश इति दूरे दृशे देवजाताय केतवे केतवे देवजाताय देवजाताय केतवे दिवो दिवः केतवे देवजाताय देवजाताय केतवे दिवः देवजातायेति देवजाताय केतवे दिवो दिवः केतवे केतवे दिवस्पुत्राय पुत्राय दिवः केतवे केतवे दिवस्पुत्राय दिवस्पुत्राय पुत्राय दिवो दिवस्पुत्राय सूर्याय सूर्याय पुत्राय दिवो दिवस्पुत्राय सूर्याय पुत्राय सूर्याय सूर्याय पुत्राय पुत्राय सूर्याय शकुंसत शकुंसत सूर्याय पुत्राय पुत्राय सूर्याय शकुंसत सूर्याय शकुंसत शकुंसत सूर्याय सूर्याय शकुंसत वरुणस्य वरुणस्य शकुंसत सूर्याय सूर्याय शकुंसत वरुणस्य शकुंसत वरुणस्य वरुणस्य शकुंसत शकुंसत वरुणस्य स्कम्भनग्नस्कम्भनम् वरुणस्य शकुंसत शकुंसत वरुणस्य स्कम्भनम् वरुणस्य स्कम्भनग्नस्कम्भनम् वरुणस्य वरुणस्य स्कम्भनमस्य स्कम्भनम् वरुणस्य वरुणस्य स्कम्भनमसि स्कम्भनमस्य स्कम्भनग्नस्कम्भनमसि वरुणस्य वरुणस्य स्कम्भनग्नस्कम्भनमसि वरुणस्य वरुणस्य वरुणस्य वरुणस्य स्कम्भसर्जनग्नस्कम्भसर्जनम् वरुणस्य स्कम्भसर्जनग्नस्कम्भसर्जनम् वरुणस्य वरुणस्य स्कम्भसर्जनमस्यसि स्कम्भसर्जनम् वरुणस्य वरुणस्य स्कम्भसर्जनमसि स्कम्भसर्जनग्नस्कम्भसर्जनमस्युन्मुक्त उन्मुक्तोऽसि स्कम्भसर्जनग्नस्कम्भसर्जनमस्युन्मुक्तः स्कम्भसर्जनमिति स्कम्भसर्जनम् उन्मुक्त उन्मुक्तोऽस्यस्युन्मुक्तो वरुणस्य वरुणस्योन्मुक्तोऽस्यस्युन्मुक्तो वरुणस्य उन्मुक्तो वरुणस्य वरुणस्योन्मुक्त उन्मुक्तो वरुणस्य पाशः पाशो वरुणस्योन्मुक्त उन्मुक्तो वरुणस्य पाशः मुक्त इत्युत मुक्तः वरुणस्य पाशः पाशो वरुणस्य वरुणस्य पाशः पाश इति पाशः अग्नेरातिथ्यमातिथ्यमग्नेरग्नेरातिथ्यमस्य स्यातिथ्यमग्नेरग्नेरातिथ्यमसि आतिथ्यमस्य स्यातिथ्यमातिथ्यमसि विष्णवे विष्णवे स्यातिथ्यमातिथ्यमसि विष्णवे विष्णवे विष्णवेऽस्यसि विष्णवे त्वा त्वा विष्णवेऽस्यसि विष्णवे त्वा विष्णवे त्वा त्वा विष्णवे विष्णवे त्वा सोमस्य सोमस्य त्वा विष्णवे विष्णवे त्वा सोमस्य त्वा सोमस्य सोमस्य त्वा त्वा सोमस्यातिथ्यमातिथ्यगो सोमस्य त्वा त्वा सोमस्यातिथ्यम् सोमस्यातिथ्यमातिथ्यगो सोमस्य सोमस्यातिथ्यमस्य स्यादिथ्यगौ सोमस्य सोमस्यातिथ्यमसि आतिथ्यमस्य स्यातिथ्यमातिथ्यमसि विष्णवे विष्णवे स्यातिथ्यमातिथ्यमसि विष्णवे विष्णवे विष्णवेस्य विष्णवे त्वा त्वा विष्णवेस्य विष्णवे त्वा विष्णवे त्वा त्वा विष्णवे विष्णवे त्वातिथेरतिथेस्त्वा विष्णवे विष्णवे त्वातिथे आतिथेरतिथेस्त्वा त्वातिथेरातिथ्यमातिथ्यमतिथेस्त्वा त्वातिथेरातिथ्यम् अतिथेरातिथ्यमातिथ्यमतिथेरतिथेरातिथ्यमस्य स्यातिथ्यमतिथेरतिथेरातिथ्यमसि आतिथ्यमस्य स्यातिथ्यमातिथ्यमसि विष्णवे विष्णवे स्यातिथ्यमातिथ्यमसि विष्णवे विष्णवे विष्णवेस्यसि विष्णवे त्वा त्वा विष्णवेस्यसि विष्णवे त्वा विष्णवे त्वा त्वा विष्णवे विष्णवे त्वाग्नयेऽग्नये त्वा विष्णवे विष्णवे त्वाग्नये त्वाग्नयेऽग्नये त्वा त्वाग्नये त्वा त्वाग्नये त्वा त्वाग्नये त्वाग्नये त्वा त्वाग्नयेऽग्नये त्वा रायस्पोषदावुन्ने रायस्पोषदावुन्ने त्वाग्नयेऽग्नये त्वा रायस्पोषदावुन्ने त्वा रायस्पोषदावुन्ने रायस्पोषदावुन्ने त्वा त्वा राजस्पोषदावुन्ने विष्णवे विष्णवे राजस्पोषदावुन्ने त्वा त्वा राजस्पोषदावुन्ने विष्णवे रायस्पोषदावुन्ने विष्णवे विष्णवे राजस्पोषदावुन्ने रायस्पोषदावुन्ने विष्णवे त्वा त्वा विष्णवे रायस्पोषदावुन्ने रायस्पोषदावुन्ने विष्णवे त्वा राजस्पोषदावुन्न इति राजस्पोषदावुन्ने विष्णवे त्वा त्वा विष्णवे विष्णवे त्वा श्येनाय श्येनाय त्वा विष्णवे विष्णवे त्वा श्येनाय श्येनायश्येनाय प्राप्ताश्येनाय प्राप्ताश्येनाय प्राप्ताश्येनाय प्राश्येनाय त्वा त्वा श्येनाय श्येनाय त्वा सोमभृते सोमभृते त्वा श्येनाय श्येनाय त्वा सोमभृते त्वा सोमभृते सोमभृते त्वा त्वा सोमभृते विष्णवे विष्णवे सोमभृते त्वा त्वा सोमभृते विष्णवे सोमभृते विष्णवे विष्णवे सोमभृते सोमभृते विष्णवे त्वा त्वा विष्णवे सोमभृते सोमभृते विष्णवे त्वा सोमभृत इति सोमभृते विष्णवे त्वा त्वा विष्णवे विष्णवे त्वायाया त्वा विष्णवे विष्णवे त्वायाया त्वायाते ते यात्वायाते याते ते यायाते धामानि धामानि ते यायाते धामानि ते धामानि धामानि ते धामानि हविषा हविषा धामानि ते धामानि हविषा धामानि हविषा हविषा धामानि धामानि हविषा यजन्ति यजन्ति हविषा धामानि धामानि हविषा यजन्ति हविषा यजन्ति यजन्ति हविषा हविषा यजन्ति ताता यजन्ति हविषा हविषा यजन्ति ता यजन्ति ताता यजन्ति यजन्ति ताते ते ता यजन्ति यजन्ति ताते ताते ते ताता ते विश्वा विश्वा ते ताता ते विश्वा विश्वा विश्वा ते ते विश्वा परिभूः परिभूर्विश्वा ते ते विश्वा परिभूः विश्वा परिभूः परिभूर्विश्वा विश्वा परिभूरस्त्वस्तु परिभूर्विश्वा विश्वा परिभूरस्तु परिभूरस्त्वस्तु परिभूः परिभूरस्तु यज्ञम् यज्ञमस्तु परिभूः परिभूरस्तु यज्ञम् परिभूरिति परिभूः यज्ञम् यज्ञमस्त्वस्तु यज्ञम् गयस्फानो गयस्फानो यज्ञमस्त्वस्तु यज्ञम् गयस्फानः यज्ञम् गयस्फानो गयस्फानो यज्ञम् यज्ञम् गयस्फानः प्रतरणः प्रतरणो गयस्फानो यज्ञम् यज्ञम् गयस्फानः प्रतरणः गयस्फानः प्रतरणः प्रतरणो गयस्फानो गयस्फानः प्रतरणः सुवीरः सुवीरः प्रतरणो गयस्फानो गयस्फानः प्रतरणः सुवीरः गयस्फान इति गया स्फानः प्रतरण सुवीरः सुवीरः प्रतरणः प्रतरण सुवीरो वीरः वीरः सुवीरः प्रतरणः प्रतरण सुवीरो वीरः प्रतरण इति प्रातरणः सुवीरो वीरः वीरः सुवीरः सुवीरो वीरः प्रप्रावीरः सुवीरः सुवीरो वीरः प्रावीर इति सुवीरः वीरः प्रप्रावीरः वीरः प्रचर चर प्रावीरः वीरः प्रचर वीरहेत्यवीरा प्रचरतर प्रचर सोम सोम चर प्रचर सोम चर सोम सोम चर चर सोम दुर्यान् दुर्यान् सोम चर चर सोम दुर्यान् सोम दुर्यान् दुर्यान् सोम सोम दुर्यान् अदित्या अदित्या दुर्यान् सोम सोम दुर्यान् अदित्या दुर्यान् अदित्या अदित्या दुर्यान् दुर्यान् अदित्या सदस्सदो अदित्या दुर्यान् दुर्यान् अदित्या सदः अदित्या सदस्सदो अदित्या अदित्या सदो सदो अदित्या भिषस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस्तेन्यमभिजस राजो राय प्रेष इषे प्रेष शे भगाय भगायेशे प्रप्रेषे भगाय शे भगाय भगायेश इषे भगायर्तमर्तम् भगायेश इषे भगायर्तम् भगायर्तमृतम् भगाय भगायर्तमसवादिभ्यर्थवादिभ्य अर्थम् भगाय भगायर्तमृतवादिभ्यः अमृतवादिभ्य अर्थवादिभ्य अर्थमृतमृतवादिभ्यो नमो नमः अर्थवादिभ्य अर्थमृतमृतवादिभ्यो नमः अर्थवादिभ्यो नमो नमः अर्थवादिभ्य अर्थवादिभ्यो नमो दिवे दिवे नमः अर्थवादिभ्य अर्थवादिभ्यो नमो दिवे अर्थवादिभ्य इत्युर्थवादिभ्यः नमो दिवे दिवे नमो नमो दिवे नमो नमो दिवे नमो नमो दिवे नमः दिवे नमो नमो दिवे दिवे नमः पृथिव्यै पृथिव्यै नमो दिवे दिवे नमः पृथिव्यै नमः पृथिव्यै पृथिव्यै नमो नमः पृथिव्या अग्नेऽग्ने पृथिव्यै नमो नमः पृथिव्या अग्ने पृथिव्या अग्नेऽग्ने पृथिव्यै पृथिव्या अग्ने व्रतपदे व्रतपदेऽग्ने पृथिव्यै पृथिव्या अग्ने व्रतपदे व्रतपदे व्रतपदेऽग्नेऽग्ने व्रतपदे त्वं व्रतपदेऽग्नेऽग्ने व्रतपदे त्वं व्रतपदे त्वं त्वं व्रतपदे व्रतपदे त्वं व्रतानां व्रतानां त्वं व्रतपदे व्रतपदे त्वं व्रतानां व्रतपद इति व्रत व्रतानां व्रतानां त्वं त्वं व्रतानां व्रतपतिर्व्रतपतिर्व्रतानां त्वं त्वं व्रतानां व्रतपतिः व्रतानां व्रतपतिर्व्रतपतिर्व्रतानां व्रतानां व्रतपतिरस्यसि व्रतपतिर्व्रतानां व्रतानां व्रतपतिरसि व्रतपतिरस्यसि व्रतपतिर्व्रतपतिरसि व्रतपतिरिति व्रतास्यसि या मम तनोस्तनोर्म मम तनोः तनोस्तनोर्म मम तनोरेषैषा तनोर्म मम तनोरेषा तनोरेषैषा तनोस्तनोरेषा सा सैषा तनोस्तनोरेषा सा एषा सा सैषैषा सा त्वयि त्वयि सैषैषा सा त्वयि सात्वयि त्वयि सा सात्वयि यात्वयि सा सात्वयि यात्वयि त्वयि यातव तव यातव तनोस्तनोस्तव यातव तनोः तनोस्तनोस्तव तव तनूरियमियं तनोस्तव तव तनूरियम् तनूरियमियं तनोस्तनोरियगोसासेयं तनोस्तनोरियगोसा यगुंसासेयमियगुंसामयिमयिसेयमियगुंसामयि सामयिमयि सा सामयि सह सहमयि सा सामयि सह सह सहमयिमयि सहनौ नौ सहमयिमयि सहनौ सहनौ नौ सह सहनौ प्रतपते प्रतपते नौ सह सहनौ प्रतपते नौ प्रतपते प्रतपते नौ नौ प्रतपते व्रतिनोर्व्रतिनोर्व्रतपते नौ नौ व्रतपते व्रतिनोः व्रतपते व्रतिनोर्व्रतिनोर्व्रतपते व्रतपते व्रतिनोर्व्रतानि व्रतानि व्रतिनोर्व्रतपते व्रतपते व्रतिनोर्व्रतानि व्रतपत इति व्रतापते व्रतिनोर्व्रतानि व्रतानि व्रतिनोर्व्रतिनोर्व्रतानि याया व्रतानि व्रतिनोर्व्रतिनोर्व्रतानि व्रतानि याया व्रतानि व्रतानि याते तेजा व्रतानि व्रतानि याते याते तेजा जाते अग्नेऽग्ने तेजा जाते अग्ने अग्नेऽग्ने ते अग्ने रुद्रिया रुद्रिया अग्ने ते अग्ने रुद्रिया अग्ने रुद्रिया रुद्रयाग्नेऽग्ने रुद्रया तनोस्तनो रुद्रयाग्नेऽग्ने रुद्रया तनो रुद्रिया तनोस्तनो रुद्रिया रुद्रया तनोस्तया तया तनो रुद्रिया रुद्रया तनोस्तया तनोस्तया तया तनोस्तनोस्तया नो नस्तया तनोस्तनोस्तया नः या नो नस्तया तया नः पाहि पाहि नस्तया तया नः पाहि पाहि पाहि नो नः पाहि तस्यास्तस्याः पाहि नो नः पाहि तस्याः तस्यास्तस्याः पाहि पाहि तस्यास्ते ते तस्याः पाहि पाहि तस्यास्ते तस्यास्ते ते तस्यास्तस्यास्ते स्वाहा स्वाहा तस्यास्तस्यास्ते स्वाहा स्वाहा स्वाहा ते स्वाहाया स्वाहा ते स्वाहाया स्वाहा स्वाहाया ते तेजा स्वाहा स्वाहा याते याते तेजा याते अग्नेऽग्ने तेजा याते अग्ने अग्नेऽग्ने ते अग्ने याशया याशयाग्ने ते अग्ने याशया याशयाग्नेऽग्ने याशया रजाशया रजाशया याशयाग्नेऽग्ने याशया रजाशया रजाशया रजाशया याशया याशया रजाशया हराशया हराशया रजाशया याशया याशया रजाशया हराशया याशयेत्यया हराशया हराशया रजाशया रजाशया हराशया तनोस्तनोरो हराशया रजा रजाशया रजाशयाः राशयातनोः राशयेति रजाशया राशयातनोस्तनोरोह राशयाः राशयातनोर्परिशिष्ठा परिशिष्ठातनोरोह राशयाः राशयातनोर्परिशिष्ठा राशयेति हराशयानोर्परिशिष्ठा परिशिष्ठातनोस्तनोर्परिशिष्ठा कःपरेष्ठा परिशिष्ठातनोस्तनोर्परिशिष्ठा परेष्ठाग्रमुग्रङ्गः परेष्ठागः परेष्ठोग्रं वचो वच उग्रङ्गः परेष्ठागः परेष्ठोग्रं वचः परेष्ठेति गः परेष्ठाग्रं वचो वच उग्रमुग्रं वचो अपापवच उग्रमुग्रं वचो अपाचो अपापवचो वचो अपावधीमवधीमवचो वचो अपावधीमवधीम पापावधीन् त्वेषस्त्वेषमवधीम पापावधीन् त्वेषम् अवधीन् त्वेषम् त्वेषमवधीमवधीन् त्वेषम् वचो वचस्त्वेषमवधीमवधीन् त्वेषम् वचः त्वेषम् वचो वचस्त्वेषम् त्वेषम् वचो अपापवचस्त्वेषम् त्वेषम् वचो अपावचो अपापवचो वचो अपावधीमवधीमपवचो वचो अपावधी अपावधीमवधीम पापावधीगु स्वाहा स्वाहामवधीम पापावधीगु स्वाहा स्वाहा स्वाहावधीमवधीगु स्वाहा स्वाहेति स्वाहा ताय नीमे मे वित्ताय नी वित्ताय नीमेऽस्यसि मे वित्ताय नी वित्ताय नीमेऽसि वित्ताय नीति वित्ता अयनीमेऽस्यसि मे मे सिक्ताय नी तिक्तायन्यसि मे मे सिक्तायनी सिक्ताय नी तिक्तायन्यस्यसि तिक्ताय नी मे मे तिक्तायन्यस्यसि तिक्ताय नी मे ताय नी मे मे तिक्ताय नी तिक्ताय नीमेऽस्यसि मे तिक्ताय नी तिक्ताय नीमेऽसि वित्ताय नीति तिक्ता अयनीमेऽस्यसि मे मेऽस्यवतादवतादसि मे मेऽस्यवता स्यवतादवतादस्यस्यवतान् मामावतादस्यस्यवतान् मावतान् मामावतादवतान् मानाथितन्नाथितम् मावतादवतान् मानाथितम् मानाथितन्नाथितम् मामानाथितमवतादवतान्नाथितम् मामानाथितमवतादवतान्नाथितन्नाथितमवतान् मामावतान्नाथितन्नाथितमवतान् मावतान् मामावतादवतान् मा व्यथितम् व्यथितम् मावतादवतान् मा व्यथितम् व्यथितम् व्यथितम् मा व्यथितम् विदेर्विदेर्व्यथितम् मा व्यथितम् विदेर्थितम् विदेर्विदेर्व्यथितम् व्यथितम् विदेरग्निरग्निर्विदेर्व्यथितम् व्यथितम् विदेरग्निः विदेरग्निरग्निर्विदेर्विदेरग्निर्नभो नभोग्निर्विदेर्विदेरग्निर्नभः अग्निर्नभोनभोग्निरग्निर्नभो नाम नामनभोग्निरग्निर्नभो नाम नभो नाम नामनभो नभो नामाग्ने नामाग्नेग्ने नाम नामाग्ने अङ्गिरो अङ्गिरोग्ने नाम नामाग्ने अङ्गिरः अङ्गिरो अङ्गिरोग्नेग्ने अङ्गिरो यो यो अङ्गिरोग्नेग्ने अङ्गिरो यो अङ्गिरो यो यो अङ्गिरो अङ्गिरो यो स्यामस्याञ्जो अङ्गिरो अङ्गिरो यो स्याम यो स्यामस्याञ्जो यो स्याम पृथिव्यां पृथिव्यामस्याञ्जो यो स्याम पृथिव्याम् पृथिव्यां पृथिव्यामस्यामस्यां पृथिव्यामस्यसि पृथिव्यामस्यामस्यां पृथिव्यामसि पृथिव्यामस्यसि पृथिव्यां पृथिव्यामस्याजुषाजुषासि पृथिव्यां पृथिव्यामस्याजुषास्याजुषाजुषास्यस्याजुषा नाम्नानाम्नाजुषास्यस्याजुषानाम्नाजुषानाम्नाजुषायुषानाम्नाम्नाम्नाम्नेहि यद्यदिष्टमनाधृष्टन्ते तेनाधृष्टन्नाम नामानाधृष्टन्ते तेनाधृष्टन्नाम नाधृष्टन्नाम नामानाधृष्टमनाधृष्टन्नाम यज्ञियम् यज्ञियन्नामानाधृष्टमनाधृष्टन्नाम यज्ञियम् अनाधृष्टमित्यनाधृष्टम् नाम यज्ञियम् यज्ञियन्नाम नाम यज्ञियन्तेन तेन यज्ञियन्नाम नाम यज्ञियन्तेन यज्ञयन्तेन तेन यज्ञियम् यज्ञयन्तेन त्वात्पातेन यज्ञयम् यज्ञयन्तेन त्वात्पातेन तेन त्वात्पातेन तेन त्वात्पात्पाददे दधा त्वात्पाददे दधेग्ने अङ्गिरो अङ्गिरोग्ने दधे दधेग्ने अङ्गिरः अङ्गिरो अङ्गिरोग्ने अङ्गिरो यो यो अङ्गिरोग्ने अङ्गिरो यः अङ्गिरो यो यो अङ्गिरो अङ्गिरो यो द्वितीयस्यान् द्वितीयस्यान् यो अङ्गिरो अङ्गिरो यो द्वितीयस्यान् यो द्वितीयस्यान् द्वितीयस्यान् यो यो द्वितीयस्यान् तृतीयस्यान् तृतीयस्यान् द्वितीयस्यान् यो यो द्वितीयस्यान् तृतीयस्यान् द्वितीयस्यां तृतीयस्यां तृतीयस्यां द्वितीयस्यां द्वितीयस्यां तृतीयस्यां पृथिव्यां पृथिव्यां तृतीयस्यां द्वितीयस्यां द्वितीयस्यां तृतीयस्यां पृथिव्यां द्वितीयस्यां पृथिव्यां पृथिव्यां तृतीयस्यां तृतीयस्यां पृथिव्यामस्यसि पृथिव्यां तृतीयस्यां तृतीयस्यां पृथिव्यामसि पृथिव्यामस्यसि पृथिव्यां पृथिव्यामस्याजुषाजुषासि पृथिव्यां पृथिव्यामस्याजुषाजुषाजुषास्यस्याजुषानां प्रजेता रुद्रैस्त्वा रुद्रैः पश्चात् ध्रुवक्षिध्रुवक्षिदस्यन्तरिक्षमन्तरिक्षमसि ध्रुवक्षिध्रुवक्षिदस्यन्तरिक्षम् सिदिति ध्रुवाक्षित् अस्यन्तरिक्षमन्तरिक्षमस्यस्यन्तरिक्षमस् ृगोहन्तरिक्षमस्यस्यन्तरिक्षम् दृगोः अन्तरिक्षम् दृगुम्ह दृगुम्हान्तरिक्षमन्तरिक्षम् दृगुम्हाच्युदक्षिदच्युदक्षिद्रुगुम्हान्तरिक्षमन्तरिक्षम् दृगुम्हाच्युदक्षिदच्युदक्षिदच्युदक्षिद्रुगोः ृगोहदिवन्दिवन्दृगोहाग्नेरग्नेर्दृगोहदिवन्दिवन्दृगोहाग्नेः पुरीशम् पुरीशमग्नेरस्यग्नेः पुरीशम् सर्वे नु जीवाम सर्वे नु जीवाम सर्वे सर्वे नु जीवाम यो नु जीवाम सर्वे सर्वे सर्वे नुजीवामयः नुजीवामयो यो नुजीवामानुजीवामयो बहूनां बहूनां यो नुजीवामानुजीवामयो बहूनां जीवामेत्यनु जीवामा बहूनां बहूनां यो यो बहूनाम सदसत् बहूनां यो यो बहूनाम सद् बहूनाम सदसत् बहूनां बहूनाम सद्वशी वश्य सत् बहूनां बहूनाम सद्वशी सद्वशी वश्य सदसद्वशी वशीति वशी इदं विष्णुर्विष्णुरिदमिदं विष्णुर्विवि विष्णुरिदमिदं विष्णुर्वि विष्णुर्विष्णुर्विष्णुर्विचक्रमे चक्रमे चक्रमे विविचक्रमे त्रेधा त्रेधा चक्रमे विविचक्रमे त्रेधा चक्रमे त्रेधा त्रेधा चक्रमे त्रेधानि नित्रेधा चक्रमे चक्रमे त्रेधानि त्रेधानि नित्रेधा त्रेधानि दधे दधे नित्रेधा त्रेधानि दधे दधे दधे निदधे पदं पदं दधे निदधे पदं दधे पदं पदं दधे दधे पदं पदमिति पदं समूढमस्यास्य समूढको समूढमस्य वागो सुरे पागो सुरेस्य समूढको समूढमस्य वागो सुरे समूढमिति सम् ऊढम् अस्य वागो सुरे पागो सुरेस्यास्य वागो सुर इरावती इरावती पागो सुरेस्यास्य वागो सुर इरावती सुर इरावती इरावती पागो सुरे पागो सुर इरावती धेनुमति धेनुमति इरावती पागो सुरे पागो सुर इरावती धेनुमति इरावती धेनुमति धेनुमति इरावती इरावती धेनुमति धेनुमति इरावती इरावती धेनुमति इरावती इति रावती धेनुमति धेनुमति धेनुमति भूतं भूतगो हि धेनुमति धेनुमति भूतं धेनुमति इति धेनुमति भूतं भूतगो हि भूतगो सूर्यवशिनी सूर्यवशिनी भूतगो हि भूतगो सूर्यवशिनी भूतगो सूर्यवशिनी सूर्यवशिनी भूतं भूतगो सूर्यवशिनी मनवे मनवे सूर्यवशिनी भूतं भूतगो सूर्यवशिनी मनवे वशिनी मनवे मनवे सूर्यवशिनी सूर्यवशिनी मनवे यशस्ये मनवे सूर्यवशिनी सूर्यवशिनी मनवे यशस्ये इति सूयवशिनी मनवे यशस्ये यशस्ये मनवे मनवे यशस्ये इति यशस्ये अस्कभ्नादस्कभ्नाद्विव्यस्कभ्नाद् रोदसी रोदसी अस्कभ्नाद्विव्यस्कभ्नाद् रोदसी अस्कभ्नात् रोदसी रोदसी अस्कभ्नादस्कभ्नात् रोदसी विष्णुर्विष्णु रोदसी अस्कभ्नादस्कभ्नात् रोदसी विष्णुः रोदसी विष्णुर्विष्णु रोदसी रोदसी विष्णुरेते एते विष्णु रोदसी रोदसी विष्णुरेते रोदसी इति रोदसी विष्णुरेते एते विष्णुर्विष्णुरेते दाधार दाधारैते विष्णुर्विष्णुरेते दाधार एते दाधार दाधारैते एते दाधार पृथिवीं पृथिवीं दाधारैते एते दाधार पृथिवीं एते इत्येते दाधार पृथिवीं पृथिवीं दाधार दाधार पृथिवीं दाधार दाधार पृथिवीमभितः जिवीमभितोभितः पृथिवीं पृथिवीमभितो मयूखैर्मयूखैरभितः पृथिवीं पृथिवीमभितो मयूखैः मयूखैरभितोभितो मयूखैः मयूखैरिति मयूखैः प्राची प्रप्राची प्राची प्रेतमिदं प्रप्राची प्राची प्रेतम् प्राची इति प्राची प्रेतमिदं प्रप्रेतमध्वरमध्वरमिदं प्रप्रेतमध्वरम् इदमध्वरमध्वरमिदमिदमध्वरं कल्पयन्ति कल्पयन्ति अध्वरमिदमिदमध्वरं कल्पयन्ति कल्पयन्ति कल्पयन्ति अध्वरमध्वरं कल्पयन्ति ऊर्ध्वमूर्ध्वं कल्पयन्ति अध्वरमध्वरं कल्पयन्ति ऊर्ध्वम् कल्पयन्ति ऊर्ध्वमूर्ध्वं कल्पयन्ति कल्पयन्ति ऊर्ध्वं यज्ञं यज्ञमूर्ध्वं कल्पयन्ति कल्पयन्ति ऊर्ध्वं यज्ञं कल्पयन्ति इति कल्पयन्ति ऊर्ध्वं यज्ञं यज्ञमूर्ध्वमूर्ध्वं यज्ञं नयतं नयतं यज्ञमूर्ध्वमूर्ध्वं यज्ञं नयतं यज्ञं नयतं नयतं यज्ञं यज्ञं नयतं मा मानयतं यज्ञं यज्ञं नयतं मायतं मा मानयतं नयतं माजीः परदं मानयतं नयतं माजीः परदं माजीश्वरदं मामादीश्वरदमत्रात्रजीश्वरदं मामादीश्वरदमत्र जीश्वरदमत्रात्र जीश्वरदं जीश्वरदमत्र रमेधा गोरमेधामत्र जीश्वरदं जीश्वरदमत्र रमेधाम् रमेधा गोरमेधामत्रात्र रमेधां वर्ष्मन् वर्ष्मन् रमेधामत्रात्र रमेधां वर्ष्मन् रमेधां वर्ष्मन् वर्ष्मन् रमेधा गोरमेधान् वर्ष्मन् पृथिव्याः पृथिव्या वर्ष्मन् रमेधा गोरमेधां वर्ष्मन् पृथिव्याः पृथिव्याः पृथिव्या वर्ष्मन् वर्ष्मन् पृथिव्या दिवो दिवः पृथिव्या वर्ष्मन् वर्ष्मन् पृथिव्या दिवः पृथिव्या दिवो दिवः पृथिव्याः पृथिव्या दिवो वा दिवः पृथिव्याः पृथिव्या दिवो वा दिवो दिवो वा विष्णो विष्णो वा दिवो दिवो वा विष्णो वा विष्णो विष्णो वा विष्णवतोत विष्णो वा विष्णवत विष्णवतोत विष्णो विष्णवत वा भूत विष्णो विष्णवत वा भूतोत वा पृथिव्याः पृथिव्या भूतोत वा पृथिव्याः पृथिव्याः पृथिव्या वा पृथिव्यामहो महः पृथिव्या वा पृथिव्यामहः पृथिव्यामहो महः पृथिव्याः पृथिव्यामहो वा महः पृथिव्याः पृथिव्यामहो वा महो महो वा विष्णो विष्णो वा महो महो वा विष्णो विष्णो विष्णो वा विष्णवतोत विष्णो वा विष्णवता विष्णवतोत विष्णो विष्णवत वा भोत विष्णो विष्णवत वा भोतोतवान्तरिक्षादन्तरिक्षाद्भोतोतवान्तरिक्षादन्तरिक्षादन्तरिक्षाद्वान्तरिक्षाद्धस्तौ अन्तरिक्षाद्धस्तौ हस्तावन्तरिक्षादन्तरिक्षाद्धस्तौ पृथिवीपुरणस्वहस्तावन्तरिक्षादन्तरिक्षाद्धस्तौ प्रणस्वास्तौ पृणस्व पृणस्व हस्तौ हस्तौ पृणस्व बहुभिर्बहुभिः पृणस्व हस्तौ हस्तौ पृणस्व बहुभिः बहुभिर्बहुभिः पृणस्व पृणस्व बहुभिर्वसव्यैर्वसव्यैर्बहुभिः पृणस्व पृणस्व बहुभिर्वसव्यैः बहुभिर्बहुभिर्वसव्यैर्बहुभिर्बहुभिर्वसव्यैरावसव्यैर्बहुभिर्बहुभिर्वसव्यैरा प्रयच्छयच्छप्रयच्छदक्षिणाद्दक्षिणाद्यच्छप्रयच्छदक्षिणाद्दक्षिणाद्यच्छयच्छदक्षिणाद्यच्छदक्षिणाद्यच्छयच्छदक्षिणादादक्षिणाद्यच्छयच्छदक्षिणादा ध्रुवं ध्रुवमसि ध्रुवमसि वैष्णवं वै वैष्णवमसि ध्रुवम् ध्रुवमसि वैष्णवम् वैष्णवम् वैष्णवमस्यसि वैष्णवमस्यसि वैष्णवमस्यसि वैष्णवमसि वैष्णवमस्यसि वैष्णवम् वैष्णवमसि विष्णवे विष्णवेऽसि वैष्णवम् वैष्णवमसि विष्णवे विष्णवे विष्णवेऽस्यसि विष्णवे त्वा त्वा विष्णवेऽस्यसि विष्णवे त्वा विष्णवे विष्णवे त्वाति त्वाजः कृणस्व कृणस्व पाजः प्रसितिम् प्रसितिम् पाजः कृणस्व कृणस्व पाजः प्रसितिम् पाजः प्रसितिम् प्रसितिम् पाजः प्रसितिन्न प्रसितिम् पाजः पाजः प्रसितिन्न प्रसितिन्न प्रसितिम् प्रसितिन्न पृथ्वीम् पृथ्वीन्न प्रसितिम् प्रसितिन्न पृथ्वीमिति प्रासितिम् पृथ्वीम् पृथ्वीन्न पृथ्वीम् जाहि जाहि पृथ्वीन्न पृथ्वीम् जाहि पृथ्वीम् याहि याहि पृथ्वीम् पृथ्वीम् याहि राजा राजा याहि पृथ्वीम् पृथ्वीम् याहि राजा याहि राजा राजा याहि राहि राजेवेव राजा याहि याहि राजेव राजेवेव राजा राजेव वागुम् राजा राजेवाम वाम वागुम् अम वागु इवे वाम वागु इभे नेभे नाम वागु इवे वाम वागु इभे नाम वागु इभे नेभे नाम वागु अम वागु इभे नामानित्यमानो इभे नेतिभे न श्रीमन्मनु दृष्वीन् दृष्वीमनु प्रसितिम् प्रसितिमनु दृष्वीन् दृष्वीमनु प्रसितिम् मनु प्रसिद्धिम् प्रसिद्धिमन्मनु प्रसिद्धिन्द्रोणानो द्रोणान प्रसिद्धिमन्मनु प्रसिद्धिन्द्रोणानः प्रसिद्धिन्द्रोणानो द्रोणान प्रसिद्धिम् प्रसिद्धिन्द्रोणानोस्तास्ताद्रोणान प्रसिद्धिम् प्रसिद्धिन्द्रोणानोस्तानोस्तास्ताद्रोणानो द्रोणानोस्तास्यस्यस्ताद्रोणानो द्रोणानोस्तासि विद्या अस्यसि विद्य रक्षसो रक्षसो विद्यास्यसि विद्य रक्षसः रक्षसो रक्षसो विद्य विद्य रक्षसस्तविष्ठैस्तविष्ठैरक्षसो विद्य विद्य रक्षसस्तविष्ठैरक्षसो रक्षसस्तविष्ठैष्ठैरिति भ्रमासो भ्रमासस्तवदव भ्रमास आशुया शुया भ्रमासस्तवदव भ्रमास आशुया भ्रमास आशुया शुया भ्रमासो भ्रमास आशुया पतन्ति पतन्ति आशुया भ्रमासो भ्रमास आशुया पतन्ति आशुया पतन्ति पतञ्जाशुया शुया पतन्त्यन्मनु पतञ्जाशुया शुया पतन्त्यनु पतन्त्यन्मनु पतन्ति पतन्त्यनु स्पृश स्पृशानु पतन्ति पतन्त्यनु स्पृशानुस्पृश स्पृशान्मनु स्पृश धृषता धृषता स्पृशान्मनु स्पृश धृषता धृषता धृषता स्पृश स्पृश धृषता शोषितानो धृषता स्पृश स्पृश धृषता शोषितानः धृषता शोषितानः शोषितानो धृषता धृषता शोषितानः शोषितान इति शोषितानः भोगुष्यग्ने अग्ने तपोगुंशतपोगुष्यग्ने जुह्वा जुह्वाग्ने तपोगुंशतपोगुष्यग्ने जुह्वा पतङ्गान् पतङ्गान् जुह्वा जुह्वा पतङ्गान् असन्दितो असन्दितः पतङ्गान् जुह्वा जुह्वा पतङ्गान् असन्दितः पतङ्गानसन्दितो असन्दितः पतङ्गान् पतङ्गानसन्दितो विव्यसन्दितः पतङ्गान् पतङ्गानसन्दितो वि असन्दितो विव्यसन्दितो असन्दितो विसृज सृज व्यसन्दितो असन्दितो विसृज सन्दित इत्यसं दितः विसृज सृज विविसृज विश्वक् विश्वक् सृज विविसृज विश्वको विश्वक् विश्वक् सृज सृज विश्वगुल्का गुल्का विश्वक् सृज सृज विश्वगुल्का विश्वगुल्का उल्का विश्वक् विश्वगुल्का इत्युल्का स्पश स्पशः प्रति प्रतिस्पशो विविस्पशः प्रति प्रतिस्पशो विस्पशो विविस्पश स्पशो विसृज सृज विस्पश स्पशो विसृज विसृज सृज विविसृज तूर्णितमस्तूर्णितमसृज विविसृज तूर्णितमः तूर्णितमस्तूर्णितमसृज सृज तूर्णितमो भव भव तूर्णितमसृज सृज तूर्णितमो भव तूर्णितमो भव भव तूर्णितमस्तूर्णितमो भव पायुः पायुर्भव तूर्णितमस्तूर्णितमो भव पायुः तूर्णितम इति तूर्णितमः भव पायुः पायुर्भव भव पायुर्विशो विषः पायुर्भव भव पायुर्विषः पायुर्विशो विषः पायुः पायुर्विशो अस्या विषः पायुः पायुर्विशो अस्याः विशो अस्या अस्या विशो विष अस्या अदब्धो अदब्धो अस्या विशो विशो अस्या अदब्धः अस्या अदब्धो अदब्धो अस्या अस्या अदब्धः अदब्ध इत्यदब्धः यो नो नो यो यो नो दूरे दूरे नो यो यो नो दूरे दूरे दूरे नो नो दूरे अघशगुंसो दूरे नो नो दूरे अघशगुंसः दूरे अघशगुंसो दूरे दूरे अघशगुंसो यो यो अघशगुंसो दूरे दूरे अघशगुंसो यः अघशगुंसो यो यो अघशगुंसो यो अन्यन्ति यो अघशगुंसो यो अन्ति अघशगुंस इत्यघशगुंसः अन्यन्ति यो यो अन्त्यग्ने अन्ति यो यो अन्त्यग्ने अन्त्यग्ने मा गिर्मा गिरग्ने अग्ने मा किष्टे ते मा गिरग्ने अग्ने मा किष्टे किष्टे ते मा गिर्मा किष्टे व्यथिर्व्यथिस्ते मा गिर्मा किष्टे व्यथिः व्यथिर्व्यथिस्ते ते व्यथिरा व्यथिस्ते ते व्यथिरा व्यथिरा व्यथिर्व्यथिरा दधर्षी दधर्षीदा व्यथिर्व्यथिरा दधर्षीदा दधर्षीदधर्षीदा दधर्षी दधर्षीदिति दधर्षी दुदग्ने अग्न उदुदग्ने तिष्ठतिष्ठाग्न उदुदग्ने तिष्ठाग्ने तिष्ठतिष्ठाग्ने अग्ने तिष्ठ प्रतिप्रतिष्ठाग्ने अग्ने तिष्ठ प्रति प्रतिप्रतिष्ठतिष्ठ प्रत्या प्रतिष्ठतिष्ठ प्रत्या प्रतिप्रत्यातनुष्वतनुष्वा प्रतिप्रत्यातनुष्वातनुष्वतनुष्वातनुष्वनितनुष्वातनुष्वनि अनुष्वनितनुष्वतनुष्वन्यमित्रागुमित्रान्नितनुष्वतनुष्वन्यमित्रानु यमित्रागो अमित्रान्निन्यमित्रागो ओषदादोषदादमित्रान्निन्यमित्रागो ओषदादमित्रागुम् ओषदादोषदादमित्रागुम् अमित्रागुम् ओषदात् तिक्महेते तिक्महेत ओषदादमित्रागुम् अमित्रागुम् ओषदात् तिक्महेते ओषदात् तिक्महेते तिक्महेत ओषदादोषदात् तिक्महेते महेत इति तिक्महेते यो नो नो यो यो नो अरातिमरातिन्नो यो यो नो अरातिम् नो अरातिमरातिन्नो नो अरातिगो संविधान समिधे नो अरातिगो संविधान रातिगो संविधान समिधानारातिमरातिगो संविधान चक्रे चक्रे समिधानारातिमरातिगो संविधान चक्रे संविधान चक्रे चक्रे समिधान संविधान चक्रे नीचा नीचा चक्रे संविधान संविधान चक्रे नीचा संविधानेति संविधाना चक्रे नीचा नीचा चक्रे चक्रे नीचा तन्तन् नीचा चक्रे चक्रे नीचा तम् नीचा तन्तन् नीचा नीचा तन्धक्षि धक्षि तन्नीचा नीचा तन्धक्षि तन्धक्षि धक्षि तन्तन् धक्ष्यत समत सन्धक्षि तन्तन् धक्ष्यत सम् धक्ष्यत समत सन्धक्षि धक्ष्यत सन्ननात सन्धक्षि धक्ष्यत सन्नात सन्ननात समत सन्न शुष्कम् शुष्कन्नात समत सन्न शुष्कम् शुष्कन्नन शुष्कम् शुष्कमिति शुष्कम् ऊर्ध्वो भव भवोर्ध्व ऊर्ध्वो भव प्रति प्रतिभवोर्ध्व ऊर्ध्वो भव प्रति भव प्रति प्रतिभव भव प्रति विध्य विध्य प्रतिभव भव प्रति विद्याधिविध्य विध्य प्रति प्रति विद्याध्यधिविध्य प्रति प्रति विद्याधि विद्याध्यधिविध्य विद्याध्यस्मदस्मदधिविध्य विद्याध्यस्मदोऽध्यस्मदस्मदध्यध्यस्मदाविराविरस्मदध्यध्यस्मदाविः अस्मदाविराविरस्मदस्मदाविष्कृणुष्वकृणुष्वाविरस्मदस्मदाविष्कृणुष्वाविष्कृणुष्वकृणुष्वाविराविष्कृणुष्व दैव्यानि कृणुष्वाविराविष्कृणुष्वदैव्यानि यज्ञे अग्ने दैव्यानि कृणुष्वकृणुष्वदैव्यानि यज्ञे दैव्यान्यग्ने अग्ने दैव्यानि दैव्यान्यग्ने इत्यग्ने अवस्थिरा स्थिरा वावस्थिरा तनुहि तनुहि स्थिरा वावस्थिरा तनुहि स्थिरा तनुहि तनुहि स्थिरा स्थिरा तनुहि यातुजूनान्तनुहि स्थिरा स्थिरा तनुहि यातुजूनान् तनुहि यातुजूनान् यातुजूनान् तनुहि तनुहि यातुजूनान् जामिन् जामिन् यातुजूनान् तनुहि तनुहि यातुजूनान् जामिम् यातुजूनान् जामिन् जामिन् यातुजूनान् यातुजूनान् जामिम जामिम जामिन् जामिन् यातुजूनान् यातुजूनान् जामिम जामिम् जामिम जामिम जामिन् जामिन् जामिम जामिम् प्रप्राजामिन् जामिन् जामिम जामिम् प्राजामिम् प्रप्राजामिम जामिम् प्रमृणीहि मृणीहि प्राजामिम जामिम् प्रमृणीहि मृणीहि मृणीहि प्रप्रमृणीहि शत्रून् शत्रून् मृणीहि प्रप्रमृणीहि शत्रून् मृणीहि शत्रून् शत्रून् मृणीहि मृणीहि शत्रून् शत्रूनिति शत्रून् देश सते जानाति जानाति देश सते जानाति जानाति जानाति ते ते जानाति सुमतिगो सुमतिं जानाति ते ते जानाति सुमतिं जानाति सुमतिगो सुमतिं जानाति जानाति सुमतिं यविष्ठय विष्ठ सुमतिं जानाति जानाति सुमतिं यविष्ठ सुमतिं यविष्ठय विष्ठ सुमतिगो सुमतिं यविष्ठयो यो यविष्ठ सुमतिगो सुमतिं यविष्ठयः सुमतिमिति सुमतिं यविष्ठयो यो यविष्ठय विष्ठय एव ते यो यविष्ठय विष्ठय एव ते ब्रह्मणे ब्रह्मण एव ते ते योय इव ते ब्रह्मणे इव ते ब्रह्मणे ब्रह्मण एव ते ब्रह्मणे गातुम् गातुम् ब्रह्मण एव ते ब्रह्मणे गातुम् ब्रह्मणे गातुम् गातुम् ब्रह्मणे गातुमैरदैरत् गातुम् ब्रह्मणे गातुमैरत् गातुमैरदैरत् गातुम् गातुमैरत् ऐरदित्यैरत् विश्वानि विश्वान्यस्मै सुदिनानि सुदिनान्यस्मै विश्वानि विश्वान्यस्मै सुदिनानि अस्मै सुदिनानि सुदिनान्यस्मा अस्मै सुदिनानि राजो राजसुदिनान्यस्मा अस्मै सुदिनानि राजः सुदिनानि राजो राजसुदिनानि सुदिनानि राजोद्युम्नाद्युम्नानि राजसुदिनानि सुदिनानि राजोद्युम्नानि सुदिनानीति सुदिनानि राजोद्युम्नानि द्युम्नानि राजो राजोद्युम्नान्यभ्यभिर्योद्युम्नानि राजो राजोद्युम्नान्यर्यः युम्नान्यर्यो अर्यो द्युम्नानि द्युम्नान्यर्यो अव्यर्युम्नान्यर्यो वि हर्यो विव्यर्यो अर्यो विदुरो दुरो अर्यो विदुरः विदुरो दुरो विदुरो अभ्यभिदुरो विदुरो अभिरो अभ्यभिदुरो दुरो अभिद्यौद्यौदभिदुरो दुरो अभिद्यौत् अभिद्यौद्यौदभ्यभिद्यौत् यौदिति द्यौ सेदित्सेदग्ने अग्न इत्सेदग्ने अग्ने अग्न इति दग्ने अस्त्वस्त्वग्न इति दग्ने अस्तु अग्ने अस्त्वस्त्वग्ने अग्ने अस्तु सुभगः सुभगो अस्त्वग्ने अग्ने अस्तु सुभगः अस्तु सुभगः सुभगो अस्त्वस्तु सुभगः सुदानुः सुदानुः सुभगो अस्त्वस्तु सुभगः सुदानुः सुभगः सुदानुः सुदानुः सुभगः सुभगः सुदानुर्यो यः सुदानुः सुभगः सुभगः सुदानुर्यः सुभग इति सुभगः सुदानुर्यो यः सुदानुः सुदानुर्यस्त्वा त्वायः सुदानुः सुदानुर्यस्त्वा सुदानुरिति सुदानुः त्वायोयस्त्वानित्येन नित्येन त्वायोयस्त्वानित्येन नित्येन नित्येन त्वानित्येन हविषा हविषा नित्येन त्वानित्येन हविषा येन हविषा हविषा नित्येन नित्येन हविषायो यो हविषा नित्येन नित्येन हविषायः हविषायो यो हविषा हविषाय उक्थैरुक्थैर्यो हविषा हविषाय उक्थैः उक्थैरुक्थैर्योय उक्थैः उक्थैरित्युक्थैः प्रीषति स्वे स्वे विप्रीषति विप्रीषति स्व आयुष्यायुषस्वे विप्रीषति विप्रीषति स्व आयुषि आयुष्यायुषस्वे स्व आयुषि द्रोणे द्रोण आयुषस्वे स्व आयुषि द्रोणे आयुषि द्रोणे द्रोण आयुष्यायुषि द्रोणे विश्वा विश्वा द्रोण आयुष्यायुषि द्रोणे विश्वा द्रोणे विश्वा विश्वा द्रोणे द्रोणे विश्वे द्विद्विश्वा द्रोणे द्रोणे विश्वे द्रोण इति दुहोने विश्वे द्विद्विश्वा विश्वे तस्मास्मा इद्विश्वा विश्वे तस्मै तस्मा अस्मा इति तस्मै सुदिना सुदिना अस्मा इति तस्मै सुदिना अस्मै सुदिना सुदिना अस्मा अस्मै सुदिना सा सुदिना अस्मा अस्मै सुदिना सा सुदिना सुदिना सा सत् सुदिनेति सुदिना सदसत्सा दिष्टिरिष्टिरसत्सा सा सदिष्टिः सदिष्टिरिष्टिरसदसदिष्टिः इष्टिरिदिष्टिः अर्चामिते ते अर्चाम्यर्चामि ते सुमतिगो सुमतिं ते अर्चाम्यर्चामि ते सुमतिं ये सुमतिगो सुमतिं ते ते सुमतिं घोषि घोषि सुमतिं ते सुमतिं घोषि सुमतिं घोषि घोषि सुमतिगो सुमतिं घोष्यर्वा गर्वाघोषि सुमतिगो सुमतिं घोष्यर्वामिति सुमतिं घोष्यर्वा गर्वाघोष घोष्यर्वाक्सगो समर्वाघोष घोष्यर्वाक्सं अर्वाक्सगो समर्वा गर्वाक्सन्ते ते समर्वा गर्वाक्सन्ते सन्ते ते सगो सन्ते वावाता वावाता ते सगो सन्ते वावाता वावाता वावाता ते ते वावाता जलतां जलतां वावाता ते ते वावाता जलतां वावाता जलतां जलतां वावाता वावाता जलतामियमियं जलतां वावाता वावाता जलतामियं जलतामियमियं जलतां जलतामियं गीर्गीर्यं जलतां जलतामियं गीर्गीर्यमियं गीरिति गीः स्वा स्वा स्वा स्वा स्वा स्वा स्वा स्वा सुरथा सुरथा क्षत्राणि अस्मे क्षत्राणि धारये धारये क्षत्राण्यस्मे अस्मे क्षत्र क्षत्राणि धारयेः अस्मे इत्यस्मे क्षत्राणि धारयेर्धारयेः क्षत्राणि क्षत्राणि धारयेरन्मनु धारयेः क्षत्राणि क्षत्राणि धारयेरनु धारयेरन्मनु धारयेर्धारयेरनु द्यून् द्योननु धारयेर्धारयेरनु द्यून् द्योन् द्योनन्मनुद्योन्विद्योत्मेः हत्वा भूरि भूरित्वेः हत्वा भूरि भूरि भूरित्वात्मा भूरिया भूरित्वात्मा भूरिया भूरिया भूरि भूरियाचरेच्चरेदा भूरि भूरियाचरेत् आचरेत्तरेदाचरेदुपोपचरेदाचरेदुपाचरेदुपोपचरेत्तरेदुपत्मन्मन्नुपचरेत्तरेदुपत्मन्मन्मन्पोपत्मन् दोषावस्तर्दोषावस्तस्मन्नुपोपत्मन् दोषावस्तः मन्दोषावस्तर्दोषावस्तस्मन्मन् दोषावस्तर्दि दिवागुंसन् दिवागुंसन् दोषावस्तस्मन्मन् दोषावस्तर्दि दिवागुंसम् दोषावस्तर्दि दिवागुंसन् दिवागुंसन् दोषावस्तर्दोषावस्तर्दि दिवागुं समन्वनु दिवागुंसन् दोषावस्तर्दोषावस्तर्दि दिवागुं समनु दोषावस्तरिति दोषास्तः दिवागुं समन्वनु दिवागुं सन्धि दिवागुं समनुद्योन् द्योननु दिवागुं सन्धि दिवागुं समनुद्योनुद्योन् अस्यास्य नस्त्वन्त्वन्नो अस्या अस्यास्य नो नो अस्य वचसो वचसो अस्य नो नो अस्य वचसः अस्य वचसो वचसो अस्यास्य वचसश्चिकिद्धि चिकिद्धि वचसो अस्यास्य वचसश्चिकिद्धि वचसश्चिकिद्धि चिकिद्धि वचसो वचसश्चिकिद्धि होतरः चिकिद्धि वचसो वचसश्चिकिद्धि होतः सत्यदाते सत्यदाते सोदय सोदय सत्यदाते नुष्ठुया नुष्ठुया सत्यदा सत्यदाते सूतय सूतय सत्यदाते नुष्ठुया सत्यदाते नुष्ठुया नुष्ठुया सत्यदाते सत्यदाते नुष्ठुया कृणुहि कृणुष्ठुया सत्यदाते सत्यदाते नुष्ठुया कृणुहि सत्यदाते इति सत्यदाते अनुष्ठुया कृणुहि कृणुष्ठुया नुष्ठुया कृणुह्यक्रयाणाक्रयाण कृणुह्यनुष्ठुयानुष्ठुया कृणुह्यक्रयाणाक्रयाणाक्रयाण कृणुहि कृणुह्यक्रयाणाक्रयाणेत्यक्रयाणायाते तेजायाते अग्ने अग्ने तेजायाते अग्ने अग्ने अग्ने देते अग्ने समिधा समिधा अग्ने देते अग्ने समिधा अग्ने समिधा समिधा अग्ने अग्ने समिधा विधेम विधेम समिधा अग्ने अग्ने समिधा विधेम समिधा विधेम विधेम समिधा समिधा विधेम प्रति प्रति विधेम समिधा समिधा विधेम प्रति समिधेति संहिधा प्रति विधेम विधेम प्रति स्तोमं प्रति विधेम विधेम प्रति स्तोमं प्रति स्तोमं प्रति स्तोमगोषस्यमानगोषस्यमानग्नस्तोमं प्रति प्रतिस्तोमगोषस्यमानम् स्तोमगोषस्यमानगोषस्यमानग्नस्तोमग्नस्तोमगोषस्यमानम् गृभाय गृभाय स्तोमग्नस्तोमगोषस्यमानम् गृभायमानम् गृभाय गृभाय शस्यमानगोषस्यमानम् गृभाय गृभायेति गृभाय हाशसो अशसो दह दहाशसो रक्षसो रक्षसो अशसो दह दहाशसो रक्षसः अशसो रक्षसो रक्षसो अशसो अशसो रक्षसः पाहि पाहि रक्षसो अशसो अशसो रक्षसः पाहि रक्षसः पाहि पाहि रक्षसो रक्षसः पाह्यस्मानस्मान् पाहि रक्षसो रक्षसः पाह्यस्मान् पाह्यस्मानस्मान् पाहि पाह्यस्मान् द्रुहो द्रुहो अस्मान् पाहि पाह्यस्मान् द्रुहः अस्मान् द्रुहो द्रुहो अस्मानस्मान् द्रुहो निदो निदो द्रुहो अस्मानस्मान् द्रुहो निदः द्रुहो निदो निदो द्रुहो द्रुहो निदो मित्रमहो मित्रमहो निदो द्रुहो द्रुहो निदो मित्रमः निदो मित्रमहो मित्रमहो निदो निदो मित्रमहो अवद्याद वद्यान् मित्रमहो निदो निदो मित्रमहो अवद्याद मित्रमहो अवद्याद वद्यान् मित्रमहो मित्रमहो अवद्याद मित्रमः इति मित्रामः अवद्यादित्य अवद्याद रोहणम् वाजनम् वाजनगो रक्षोहणगो रक्षोहणम् वाजनमा वाजनगो रक्षोहणगो रक्षोहणम् वाजनमा रोहणमिति रक्षाहनम् वाजनमा वाजनम् वाजनमाजि घर्म्यति घर्म्या वाजनम् वाजनमाजि घर्मे आदि घर्म्यति घर्म्यादि घर्म मित्रम् मित्रम् जिघर्म्यादि घर्म मित्रम् जिघर्म्य मित्रम् मित्रम् जिघर्म्य जिघर्म्य मित्रम् प्रतिष्ठम् प्रतिष्ठम् मित्रम् जिघर्म्य जिघर्म्य मित्रम् प्रतिष्ठम् मित्रम् प्रतिष्ठम् प्रतिष्ठम् मित्रम् मित्रम् प्रतिष्ठमुप प्रतिष्ठम् मित्रम् मित्रम् प्रतिष्ठमुप प्रतिष्ठमुप प्रतिष्ठम् प्रतिष्ठमुपयामि याम्युप प्रतिष्ठम् प्रतिष्ठमुपयामि उपयामि यामि गोपयामि शर्म शर्म यामि गोपयामि शर्म शर्म शर्म यामि शर्म शिशानश्शिशानो अग्निःकृतुभिः कृतुभिरग्निः शिशानश्शिशानो अग्निःकृतुभिः अग्निःकृतुभिः कृतुभिरग्निरग्निः कृतुभिः समिद्धः समिद्धः कृतुभिरग्निरग्निः कृतुभिः समिद्धः कृतुभिः समिद्धः समिद्धः कृतुभिः कृतुभिः समिद्धः स समिद्धः कृतुभिः कृतुभिः समिद्धः सः कृतुभिः कृतुभिः समिद्धः स समिद्धः समिद्धः स नो नः समिद्धः समिद्धः स नः समिद्ध इति संयुद्धः नः सनो दिवा दिवा नः सनो दिवा दिवा दिवा नो नो दिवास दिवा नो नो दिवासः दिवास दिवा दिवास ऋषो ऋषस्य दिवा दिवास ऋषः ऋषो ऋषस्व सरिषः पातु पातु ऋषस्व सरिषः पातु ऋषः पातु पातु ऋषो ऋषः पातु नक्तम् नक्तम् पातु ऋषो ऋषः पातु नक्तम् पातु नक्तम् नक्तम् पातु पातु नक्तम् ज्योतिषा ज्योतिषा विविध ज्योतिषा बृहता बृहता ज्योतिषा विविध ज्योतिषा बृहता ज्योतिषा बृहता बृहता ज्योतिषा ज्योतिषा बृहता भाति भाति बृहता ज्योतिषा ज्योतिषा बृहता भाति भाति भाति बृहता बृहता भात्यग्निरग्निर्भाति बृहता बृहता भात्यग्निः भात्यग्निरग्निर्भाति भात्यग्निराविराविरग्निर्भाति भात्यग्निराविः अग्निराविराविरग्निरग्निराविर्विश्वानि विश्वान्याविरग्निरग्निराविर्विश्वानि आविर्विश्वानि विश्वान्याविराविर्विश्वानि कृणुते कृणुते विश्वान्याविराविर्विश्वानि कृणुते विश्वानि कृणुते कृणुते विश्वानि विश्वानि कृणुते महित्वा महित्वा कृणुते विश्वानि विश्वानि कृणुते महित्वा महित्वा महित्वा कृणुते कृणुते महित्वा महित्वेति महित्वा देवीर्देवीः प्रप्रादेवीर्माया माया अदेवीः प्रप्रादेवीर्माया अदेवीर्माया माया अदेवीर्देवीर्माया सहते सहते माया अदेवीर्देवीर्माया सहते माया सहते सहते माया माया सहते दुरेवा दुरेवा सहते माया माया सहते दुरेवा दुरेवा दुरेवा सहते सहते दुरेवा शुशीते शुशीते दुरेवा सते सहते दुरेवाशिषीते दुरेवाशिषीते शिषीते दुरेवा दुरेवाशिषीते शृङ्गे शृङ्गे शिषीते दुरेवा दुरेवाशिषीते शृङ्गे दुरेवा इति दुः एवा शिषीते शृङ्गे शृङ्गे शिषीते शिषीते शृङ्गे रक्षसे रक्षसे शृङ्गे शिषीते शृङ्गे रक्षसे शृङ्गे रक्षसे रक्षसे शृङ्गे शृङ्गे रक्षसे विनिक्षे विनिक्षे रक्षसे शृङ्गे शृङ्गे रक्षसे विनिक्षे शृङ्गे इति शृङ्गे विनिक्षे विनिक्षे रक्षसे रक्षसे विनिक्षे विनिक्षेस्वानास उदोदस्वानासो दिवि दिवि स्वानास उदोदस्वानासो दिवि स्वानासो दिवि दिवि स्वानास स्वानासो दिविशन्तु सन्तु दिवि स्वानास स्वानासो दिविशन्तु दिविशन्तु सन्तु दिवि दिविशन्तु अग्ने रग्ने सन्तु दिवि दिविशन्तु अग्ने अग्ने रग्ने सन्तु सन्तु अग्ने स्तिग्मायुधास्तिग्मायुधा अग्ने सन्तु सन्तु अग्ने स्तिग्मायुधा स्तिग्मायुधास्तिग्मायुधा अग्ने रग्ने स्तिग्मायुधा रक्षसे रक्षसे दिग्मायुधा अग्ने रग्ने स्तिग्मायुधा रक्षसे दिग्मायुधा रक्षसे रक्षसे दिग्मायुधास्तिग्मायुधा रक्षसे हन्तवै रक्षसे दिग्मायुधास्तिग्मायुधा रक्षसे हन्तवै दिग्मायुधा इति दिग्मा आयुधाः रक्षसे हन्तवै हन्तवै रक्षसे रक्षसे हन्तवा उभो हन्तवै रक्षसे रक्षसे हन्तवा ऊ हन्तवा उभो हन्तवै हन्तवा ऊ वित्यो मदे चिच्चिन्मदे मदे चिदस्यास्य चिन्मदे मदे चिदस्यास्य चिच्चिदस्य प्रप्रास्य चिच्चिदस्य प्रास्य प्रप्रास्यास्य प्ररुजन्ति रुजन्ति प्रास्यास्य प्ररुजन्ति रुजन्ति रुजन्ति प्रप्ररुजन्ति भामा भामा रुजन्ति प्रप्ररुजन्ति भामा भामा भामा रुजन्ति रुजन्ति भामानन भामा रुजन्ति रुजन्ति भामाना भामानन भामा भामान वरन्ते वरन्ते न भामा भामान वरन्ते वरन्ते वरन्ते न वरन्ते परिबाधः परिबाधो वरन्ते न वरन्ते परिबाधः वरन्ते परिबाधः परिबाधो वरन्ते वरन्ते परिबाधो अदेवी अदेवी परिबाधो वरन्ते वरन्ते परिबाधो अदेवी परिबाधो अदेवी अदेवी परिबाधः परिबाधो अदेवी परिबाध इति परिबाधः अदेवीरित्यदेवी कृष्णयजुर्वेद तैत्तिरीय शाखायां प्रथमकाण्डे द्वितीयप्रपाठकस्य घनपारायणसमाप्तः।